कृष्णयजुर्वेद तैतरीयशाखायां पञ्चमकाण्डे षष्ठप्रपाठकस्य घनपाठः प्रारम्भः। श्रुतयश्रुतयो हिरण्यवर्णा हिरण्यवर्णाश्रुतयः पावकाः पावकाः श्रुतयो हिरण्यवर्णा हिरण्यवर्णाश्रुतयः पावकाः हिरण्यवर्णा इति हिरण्यवर्णाः श्रुतयः पावकाः पावकाः श्रुतयः श्रुतयः पावकायासु यासु पावकाः श्रुतयः श्रुतयः पावकायासु पावकायासु यासु पावकाः पावकायासु जातो जातो यासु पावकाः पावकायासु जातः यासु जातो जातो यासु यासु जातः कश्यपः कश्यपो जातो यासु यासु जातः कश्यपः जातः कश्यपः कश्यपो जातो जातः कश्यपो यासु यासु कश्यपो जातो जातः कश्यपो यासु कश्यपो यासु यासु कश्यपः कश्यपो यास्विन्द्र इन्द्रो यासु कश्यपः कश्यपो यास्विन्द्रः यास्विन्द्र इन्द्रो यासु यास्विन्द्रः इन्द्र इदीन्द्रः अग्नीया या अग्निमग्नीया गर्भम् गर्भम् या अग्निमग्नीया गर्भम् या गर्भम् गर्भम् या गर्भम् दधिरे दधिरे गर्भम् या गर्भम् दधिरे गर्भम् दधिरे दधिरे गर्भम् गर्भम् दधिरे विरूपा विरूपा दधिरे गर्भम् गर्भम् दधिरे विरूपा दधिरे विरूपा विरूपा दधिरे दधिरे विरूपास्तास्ता विरूपा दधिरे दधिरे विरूपास्ता विरूपास्तास्ता विरूपा विरूपास्तानो नस्ता विरूपा विरूपास्तानः विरूपा इति विरूपाः आनो नस्तास्ता न आप आपो नस्तास्ता न आपः न आप आपो नो न आपश्यगुंशमापो नो न आपश्यम् आपश्यगुंशमाप आपश्यग्स्यो नास्यो नाश्यमाप आपश्यग्स्यो नाश्यग्स्यो नास्यो नाश्यगुंशग्स्यो न भवन्तु भवन्तु स्यो नाश्यगुंशग्स्यो न भवन्तु स्यो न भवन्तु भवन्तु स्यो नास्यो न भवन्तु भवन्त्यति भवन्तु या सागो राजा राजाया साय्या सागो राजा वरुणो वरुणो राजाया साय्या सागो राजा वरुणः राजा वरुणो वरुणो राजा राजा वरुणो याति याति वरुणो राजा राजा वरुणो याति वरुणो याति याति वरुणो वरुणो याति मध्ये मध्ये याति वरुणो वरुणो याति मध्ये याति मध्ये मध्ये याति याति मध्ये सत्यानुदे सत्यानुदे मध्ये याति याति मध्ये सत्यानुदे मध्ये सत्यानुदे सत्यानुदे मध्ये मध्ये सत्यानुदे अवपश्यन् अवपश्यन् सत्यानुदे मध्ये मध्ये सत्यानुदे अवपश्यन् सत्यानुदे अवपश्यन् अवपश्यन् सत्यानुदे सत्यानुदे अवपश्यन् जनानां जनानामवपश्यन् सत्यानुदे सत्यानुदे अवपश्यन् जनानां सत्यानुदे इति सत्यानुदे अवपश्यन् जनानां जनानामवपश्यन् अवपश्यन् जनानाम् अवपश्यन् नित्यवापश्यन् जनानामिति जनानाम् मधुश्चुतश्रुतयश्रुतयो मधुश्चुत मधुश्चुतश्रुतयो याश्रुतयो मधुश्चुत मधुश्चुतश्रुतयो याः मधुश्चुत इति मधुश्चुतः श्रुतयो याश्रुतयश्रुतयो याः पावकाः पावका याश्रुतयश्रुतयो याः पावकाः याः पावकाः पावका याः पावकास्तास्ताः पावका याः पावकास्ताः पावकास्तास्ताः पावकाः पावकास्तानो नस्ताः पावकाः पावकास्तानः तानो नस्तास्ता न आप आपो नस्तास्ता न आपः न आप आपो नो न आपश्यगोषमापो नो न आपश्यम् आपश्यगोषमाप आपश्यग्स्यो नास्यो नाश्यमाप आपश्यग्स्यो नाः शग्स्यो नास्यो नाश्यगोषग्स्यो न भवन्तु भवन्तु स्यो नाश्यगोषग्स्यो न भवन्तु स्यो न भवन्तु भवन्तु स्यो नास्यो न भवन्तु भवन्त्विति भवन्तु यासान् देवा देवायासां यासान् देवादिवि दिवि देवायासां यासान् देवादिवि देवा दिवि दिवि देवा दिवि कृण्वन्ति कृण्वन्ति दिवि देवा दिवि कृण्वन्ति दिवि कृण्वन्ति कृण्वन्ति दिवि कृण्वन्ति भक्षम् कृण्वन्ति दिवि कृण्वन्ति भक्षम् कृण्वन्ति भक्षम् कृण्वन्ति भक्षय्याया भक्षम् कृण्वन्ति भक्षय्याया भक्षम् भक्षय्या अन्तरिक्षे या भक्षम् भक्षय्या अन्तरिक्षे या अन्तरिक्षे अन्तरिक्षे या अन्तरिक्षे बहुधा अन्तरिक्षे या अन्तरिक्षे बहुधा अन्तरिक्षे बहुधान्तरिक्षे अन्तरिक्षे बहुधा भवन्ति बहुधान्तरिक्षे अन्तरिक्षे बहुधा भवन्ति बहुधा भवन्ति बहुधा भवन्ति बहुधेति बहुधा भवन्तीति भवन्ति याः पृथिवीम् पृथिवीम् यायाः पृथिवीम् पयसा पृथिवीम् यायाः पृथिवीम् पयसा पृथिवीम् पयसा पृथिवीम् पयसान्दम् चुन्दन्ति पयसा पृथिवीम् पयसान्दन्ति पयसोऽन्दम् चुन्दन्ति पयसोऽन्दन्ति शुक्राः उन्दन्ति पयसोऽन्दन्ति शुक्राः उन्नन्ति शुक्राः शुक्रा उन्नन्त्युन्नन्ति शुक्रास्तास्ताः शुक्रा उन्नन्त्युन्नन्ति शुक्रास्ताः शुक्रास्तास्ताः शुक्राः शुक्रास्तानो नस्ताः शुक्राः शुक्रास्तानः तानो नस्तास्ता न आप आपो नस्तास्ता न आपः न आप आपो नो न आपश्यकोशमापो नो न आपश्यम् आपश्यकोशमाप आपश्यग्स्यो नास्यो नाश्यमाप आपश्यग्स्यो नाः शग्स्यो नास्यो नाश्यकोशग्स्यो न भवन्तु स्यो नाश्यकोशग्स्यो न भवन्तु स्यो न भवन्तु स्यो नास्यो न भवन्तु भवन्त्विति भवन्तु शिवेन मा शिवेन शिवेन मा चक्षुषा चक्षुषा मा शिवेन शिवेन मा चक्षुषा मा चक्षुषा चक्षुषा मा चक्षुषा पश्यत चक्षुषा मा चक्षुषा पश्यत चक्षुषा पश्यत चक्षुषा चक्षुषा पश्यताप आपः पश्यत चक्षुषा पश्यतापः पश्यताप आपः पश्यत पश्यताप शिवया शिवयापः पश्यत पश्यताप शिवया आपश्यवया शिवयाप आपश्यवया तनुवा तनुवा शिवयाप आपश्यवया तनुवा शिवया तनुवा तनुवा शिवया शिवया तनुवोपोप तनुवा शिवया शिवया तनुवोप तनुवोपोप तनुवा तनुवोप स्पृशत स्पृशतोप तनुवा तनुवोप स्पृशत उपस्पृशत स्पृशतोपोप स्पृशतत्वजम् त्वजग् स्पृशतोपोप स्पृशतत्वजम् स्पृशतत्वजम् त्वजग् स्पृशत स्पृशतत्वजम् मे मे त्वजग् स्पृशत स्पृशतत्वजम् मे त्वचम् मे मे त्वचम् त्वचम् मे मैति मे सर्वागो अग्नेगोरग्नेन् सर्वान् सर्वागो अग्नेगोरप्सुषदो अप्सुषदो अग्नेन् सर्वान् सर्वागो अग्नेगोरप्सुषदः अग्नेगोरप्सुषदो अप्सुषदो अग्नेगोरग्नेगोरप्सुषदो हुवे हुवे अप्सुषदो अग्नेगोरग्नेगोरप्सुषदो हुवे अप्सुषदो हुवे हुवे अप्सुषदो अप्सुषदो हुवे वो वो हुवे अप्सुषदो अप्सुषदो हुवे वः अप्सुषद इत्यप्सु सदः हुवे वो वो हुवे हुवे वो मयि मयि वो हुवे हुवे वो मयि वो मयि मयि वो मयि वर्चो मयि वो मयि वर्चः मयि वर्चो मयि वर्चो बलम् बलम् वर्चो मयि वर्चो बलम् वर्चो बलम् बलम् वर्चो बलमोज ओजो बलम् वर्चो बलमोजः बलमोज ओजो बलम् बलमोजो निन्योजो बलम् बलमोजोनि ओजो निन्योज ओजो निधत्त धत्तन्योज ओजो निधत्त निधत्त धत्तनि निधत्त धत्तेति धत्त रदो दो यद्यतदः सम्प्रयति सम्प्रयति रदो यद्यतदः सम्प्रयति अधः सम्प्रयति सम्प्रयति रदोदः सम्प्रयति रहावहौ सम्प्रयति रदोदः सम्प्रयति रहौ सम्प्रयति रहावहौ सम्प्रयति सम्प्रयति रहावन दता न दताहौ सम्प्रयति सम्प्रयति रहावन दता सम्प्रयतीरिति सम्प्रयतीः अहावन दता न दताहावहावन दताहते हते न दताहावहावन दताहते अनदता हते हतेन दता न दता हते हत इति हते तस्मादातस्मात् तस्मादा नद्यो नद्य आतस्मात् तस्मादा नद्यः आनद्यो नद्य आनद्यो नाम नाम नद्य आनद्यो नाम नद्यो नाम नाम नद्यो नद्यो नामस्थस्थ नाम नद्यो नद्यो नामस्थ नामस्थस्थ नाम नामस्थतास्थ नाम नामस्थता स्थतास्थस्थदावो वस्तास्थस्थदावः दावो वस्तादावो नामानि नामानि वस्तादावो नामानि वो नामानि नामानि वो वो नामानि सिन्धवः सिन्धवो नामानि वो वो नामानि सिन्धवः नामानि सिन्धवः सिन्धवो नामानि नामानि सिन्धवः सिन्धव इति सिन्धवः यत्प्रेषिताः प्रेषिता यद्यत्प्रेषिता वरुणेन वरुणेन प्रेषिता यद्यत्प्रेषिता वरुणेन प्रेषिता वरुणेन वरुणेन प्रेषिताः प्रेषिता वरुणेन तास्ता वरुणेन प्रेषिताः प्रेषिता वरुणेन ताः प्रेषिता इति प्राशिताः वरुणेन तास्ता वरुणेन वरुणेन ताः शीभगो शीभन्ता वरुणेन वरुणेन ताः शीभम् ताश्चीभगो शीभन्तास्ताश्चीभगो समवल्कत समवल्कत शीभन्तास्ताश्चीभगो समवल्कत श्रीभगो समवल्गत समवल्गत श्रीभगो श्रीभगो समवल्गत समवल्गतेति सम् अवल्गत तदाप्नोदाप्नोत्तत्तदाप्नोदिन्द्र इन्द्र आप्नोत्तत्तदाप्नोदिन्द्रः आप्नोदिन्द्र इन्द्र आप्नोदाप्नोदिन्द्रो वो व इन्द्र आप्नोदाप्नोदिन्द्रो वः इन्द्रो वो व इन्द्र इन्द्रो वोयतीर्यतीर्व इन्द्र इन्द्रो वोयतीः वोयतीर्यतीर्वो वोयतीस्तस्मात्तस्माद्यतीर्वो वोयतीस्तस्मात् यदेस्तस्मात्तस्माद्यतीर्यदेस्तस्मादाप आपस्तस्माद्यतीर्यदेस्तस्मादापः तस्मादाप आपस्तस्मात्तस्मादापो अन्वन्वापस्तस्मात्तस्मादापो अनु आपो अन्वन्वाप आपो अनुस्थनस्थनान्वाप आपो अनुस्थन अनुस्थनस्थनान्वनुस्थन समेदिस्थन अपकामग्रस्यन्दमानास्यन्दमाना अपकाममुपकामग्रस्यन्दमाना अवेवरतावेवरतस्यन्दमाना अपकाममुपकामग्रस्यन्दमाना अवेवरत अपकाममित्यपाकामम् स्यन्दमाना अवेवरतावेवरतस्यन्दमानास्यन्दमाना अवेवरत भो वो वेवरतस्यन्दमानास्यन्दमाना अवेवरतवः अवेवरत भो वो वेवरतावेवरत वो हि कगोहिकम् वो वेवरतावेवरत वो हिकम् वो हि कगोहिकम् वो गोहिकम् हिकमिति हिकम् इन्द्रो वो व इन्द्र इन्द्रो वश्यक्तिभिः शक्तिभिर्व इन्द्र इन्द्रो वश्यक्तिभिः वश्यक्तिभिः शक्तिभिर्वो वश्यक्तिभिर्देवीर्देवीः शक्तिभिर्वो वश्यक्तिभिर्देवीः शक्तिभिर्देवीर्देवीः शक्तिभिः शक्तिभिर्देवीस्तस्मात्तस्मात् देवीः शक्तिभिः शक्तिभिर्देवीस्तस्मात् शक्तिभिरिति शक्तिभिः देवेस्तस्मात्तस्माद्देवेर्देवेस्तस्माद्वार्वास्तस्माद्देवेर्देवेस्तस्माद्वाः तस्माद्वार्वास्तस्मात्तस्माद्वार्नाम वो वो नाम वार्नाम वः नाम वो वो नाम वो हितगोहितम् वो नाम वोहितम् वो हितगोहितम् वो गोहितम् हितमिति हितम् एको देवो देव एक एको देवो अप्यपि देव एक एको देवो अपि देवो अप्यपि देवो अप्यतिष्ठदतिष्ठदपि देवो अप्यतिष्ठत् अप्यतिष्ठदतिष्ठदप्यप्यतिष्ठत्स्यन्दमानास्यन्दमाना अतिष्ठदप्यप्यतिष्ठत्स्यन्दमानाः अतिष्ठत्स्यन्दमानास्यन्दमाना अतिष्ठदतिष्ठत्स्यन्दमाना यथावशम् यथावशग्रस्यन्दमाना अतिष्ठदतिष्ठत्स्यन्दमाना यथावशम् स्यन्दमाना यथावशम् यथावशग्रस्यन्दमानास्यन्दमाना यथावशम् यथावशमिति यथावशम् उदानिषुरानिषुरुदुदानिषुर्महेर्महेरानिषुरुदुदानिषुर्महेः आनिषुर्महेर्महेरानिषुरानिषुर्महेरिति महेरानिषुरानिषुर्महेरिति महीरिति महीर्महीरिति तस्मात् तस्मादिति महीर्महीरिति तस्मात् इति तस्मात् तस्मादिति तस्मादुदकमुदकम् तस्मादिति तस्मादुदकम् तस्मादुदकमुदकम् तस्मात् तस्मादुदकमुच्यत उच्यत उदकम् तस्मात् तस्मादुदकमुच्यते उदकमुच्यत उच्यत उदकमुदकमुच्यते उच्यत इत्युच्यते आपो भद्रा भद्रा आप आपो भद्रा घृतम् घृतम् भद्रा आप आपो भद्रा घृतम् भद्रा घृतम् घृतम् भद्रा भद्रा घृतमिद् घृतम् भद्रा भद्रा घृतमिद् घृतमिदिद्घृतम् घृतमिदाप आप इद्घृतम् घृतमिदापः इदाप आप इति ताप आसुरासुराप इति ताप आसुः आप आसुरासुराप आप आसुरग्नि शोमावग्नि शोमावासुराप आप आसुरग्नि शोमौ आसुरग्नि शोमावग्नि शोमावासुरासुरग्नि शोमौ बिभ्रति बिभ्रत्यग्नि शोमावासुरासुरग्नि शोमौ बिभ्रति अग्नि शोमो बिभ्रति बिभ्रत्यग्नि शोमावग्नि शोमो बिभ्रत्याप आपो बिभ्रत्यग्नि शोमावग्नि शोमो बिभ्रत्यापः अग्नि शोमावित्यग्नि सोमौ बिभ्रत्याप आपो बिभ्रति बिभ्रत्याप इति दापो बिभ्रति बिभ्रत्याप इद् आप इति दाप आप इत्तास्ता इदाप आप इत्तास्ता इदित्ता मधुवृचामिति मधु वृचाम् अरङ्गम आरङ्गमो अरङ्गम आमामारङ्गमो अरङ्गम आमाम इत्यरङ्गमः आमामामा प्राणेन प्राणेन मामा प्राणेन माम् प्राणेन प्राणेन मामा प्राणेन सह सह प्राणेन मामा प्राणेन सह प्राणेन सह सह प्राणेन प्राणेन सह वर्चसा वर्चसा सह प्राणेन प्राणेन सह वर्चसा प्राणेनेति प्रा अनेन सह वर्चसा वर्चसा सह सह वर्चसा गन् गनु वर्चसा सह सह वर्चसा गन् वर्चसा गन् गनु वर्चसा वर्चसा गन् गन्निति गन् आदिति दादादित् पश्यामि पश्यामि दादादित् पश्यामि यत्पश्यामि पश्यामीदित् पश्याम्युतो तपश्यामीदित् पश्याम्युत पश्याम्युतो तपश्यामि पश्याम्युत वा वोतपश्यामि पश्याम्युत वा उत वा वोतो तव शृणोमि शृणोमि वोतो तव शृणोमि वा शृणोमि शृणोमि वा शृणोम्या शृणोमि वा शृणोम्या शृणोम्या शृणोमि शृणोम्या मामा शृणोमि शृणोम्या मा आ मा मा मा घोषो घोषो मा मा घोषः मा घोषो घोषो मा मा घोषो गच्छति गच्छति घोषो मा मा घोषो गच्छति घोषो गच्छति गच्छति घोषो घोषो गच्छति वाग्वाग्गच्छति घोषो घोषो गच्छति वाग् गच्छति वाग्वाग्गच्छति गच्छति वाङ्नो नो वाग्गच्छति गच्छति वाङ्नः वाङ्नो नो वाग्वाङ्न आसामासान्नो वाग्वाङ्न आसाम् न आसामासान्नो न आसाम् आसामित्यासाम् मन्ये भेजानो भेजानो मन्ये मन्ये भेजानो अमृतस्यामृतस्य भेजानो मन्ये मन्ये भेजानो अमृतस्य भेजानो अमृतस्यामृतस्य भेजानो भेजानो अमृतस्य तर्हि तर्ह्यमृतस्य भेजानो भेजानो अमृतस्य तर्हि अमृतस्य तर्हि तर्ह्यमृतस्यामृतस्य तर्हि हिरण्यवर्णा हिरण्यवर्णास्तर्ह्यमृतस्यामृतस्य तर्हि हिरण्यवर्णा तर्हि हिरण्यवर्णा हिरण्यवर्णास्तर्हि तर्हि हिरण्यवर्णा अतृपमतृपमो हिरण्यवर्णास्तर्हि तर्हि हिरण्यवर्णा अतृपम् हिरण्यवर्णा अतृपमतृपगो हिरण्यवर्णा हिरण्यवर्णा अतृपं यदा यदा तृपगो हिरण्यवर्णा हिरण्यवर्णा अतृपं यदा हिरण्यवर्णा इति हिरण्या वर्णाः अतृपं यदा यदा तृपमतृपं यदा वो वो यदा तृपमतृपं यदा वः यदा वो वो यदा यदा वः व इति वः आपो हिह्याप आपो हिष्ठस्थह्याप आपो हिष्ठ हिष्ठस्थ हिष्ठामयो भुवो मयो भुवस्थ हिष्ठामयो भुवः स्थामयो भुवो मयो भुवस्थस्थामयो भुवस्थास्थामयो भुवस्थस्थामयो भुवस्ताः मयो भुवस्थास्थामयो भुवो मयो भुवस्थानो नस्थामयो भुवो मयो भुवस्थानः मयो भुव इति मयः भुवः स्थानो नस्थास्थान ऊर्ज ऊर्जे नस्थास्थान ऊर्जे न ऊर्ज ऊर्जेन न ऊर्जे दधातन दधातनोर्जेनो न ऊर्जे दधातन ऊर्जे दधातन दधातनोर्ज ऊर्जे दधातन दधातनेति दधातन महेरणाय रणाय महे महेरणाय चक्षसे चक्षसे रणाय महे महेरणाय चक्षसे रणाय चक्षसे चक्षसे रणाय रणाय चक्षसे चक्षस इति चक्षसे यो वो भोयो यो वश्यवतमः शिवतमो भोयो यो वश्यवतमः वश्यवतमः शिवतमो वो वश्यवतमो रसोरसः शिवतमो वो वश्यवतमो रसः शिवतमो रसोरसः शिवतमः शिवतमो रसस्तस्य तस्य रसः शिवतमः शिवतमो रसस्तस्य शिवतम इति शिवतमः रसस्तस्य तस्य रसोरसस्तस्य भाजयत भाजयत तस्य रसोरसस्तस्य भाजयत तस्य भाजयत भाजयत तस्य तस्य भाजयते हेह भाजयत तस्य तस्य भाजयतेह भाजयते हेह भाजयत भाजयते ह नो न इह भाजयत भाजयते ह नः इह नो न इहेह नः न इति नः उषतीरिवेवोषतीरुषतीरिव मातरो मातर इवोषतीरुषतीरिव मातरः इव मातरो मातर इवेव मातरः मातर इति मातरः तस्मा अरमरन्तस्मै तस्मा अरङ्गमामगमामारन्तस्मै तस्मा अरङ्गमाम अरङ्गमामगमामारमरङ्गमाम वो भोगमामारमरङ्गमामवः गमाम वो भोगमामगमाम वो यस्य यस्य भोगमामगमाम वो यस्य वो यस्य यस्य वो वो यस्य क्षयाय क्षयाय यस्य वो वो यस्य क्षयाय यस्य क्षयाय क्षयाय यस्य यस्य क्षयाय जिन्वथ जिन्वथ क्षयाय यस्य यस्य क्षयाय जिन्वथ क्षयाय जन्मथ जन्मथ क्षयाय क्षयाय जन्मथ जन्मथेति जन्मथ आपो जनयथ जनयथाप आपो जनयथा च जनयथाप आपो जनयथा च जनयथा च जनयथ जनयथा च नोनश्च जनयथ जनयथा च नः च नोनश्च जनः न इति नः दिविश्रयस्व श्रयस्व दिवि दिविश्रयस्वान्तरिक्षे अन्तरिक्षे श्रयस्व दिवि दिविश्रयस्वान्तरिक्षे श्रेयस्वान्तरिक्षे अन्तरिक्षे श्रेयस्व श्रेयस्वान्तरिक्षे यतस्व यतस्वान्तरिक्षे श्रेयस्व श्रेयस्वान्तरिक्षे यतस्व अन्तरिक्षे यतस्व यतस्वान्तरिक्षे अन्तरिक्षे यतस्व पृथिव्या पृथिव्या यतस्वान्तरिक्षे अन्तरिक्षे यतस्व पृथिव्या यतस्व पृथिव्या पृथिव्या यतस्व यतस्व पृथिव्यासमोऽसं पृथिव्या यतस्व यतस्व पृथिव्यासम् पृथिव्यासमोऽसं पृथिव्या पृथिव्या सम्भव भव सम्पृथिव्या पृथिव्या सम्भव सम्भव भव सगुं सम्भव ब्रह्मवर्चसं ब्रह्मवर्चसं भव सगुं सम्भव ब्रह्मवर्चसं भव ब्रह्मवर्चसं ब्रह्मवर्चसं भव भव ब्रह्मवर्चसमस्यसि ब्रह्मवर्चसं भव भव ब्रह्मवर्चसमसि ब्रह्मवर्चसमस्यसि ब्रह्मवर्चसं ब्रह्मवर्चसमसि ब्रह्मवर्चसाय ब्रह्मवर्चसायासि ब्रह्मवर्चसं ब्रह्मवर्चसमसि ब्रह्मवर्चसाय ब्रह्मवर्चसमिति ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय ब्रह्मवर्चसायासि ब्रह्मवर्चसाय त्वा त्वा ब्रह्मवर्चसायासि ब्रह्मवर्चसाय त्वा ब्रह्मवर्चसाय त्वा त्वा ब्रह्मवर्चसाय ब्रह्मवर्चसाय त्वा ब्रह्मवर्चसायेति ब्रह्मवर्चसाय हेति त्वा अपाङ्ग्रहाङ्ग्रहानपामपाङ्ग्रहान् गृह्णाति गृह्णाति ग्रहानपामपाङ्ग्रहान् गृह्णाति ग्रहान् गृह्णाति गृह्णाति ग्रहान् ग्रहान् गृह्णात्येतदेतत् गृह्णाति ग्रहान् ग्रहान् गृह्णात्येतत् गृह्णात्येतदेतत् गृह्णाति गृह्णात्येतद्वाव वा वैतत् गृह्णाति गृह्णात्येतद्वाव एतद्वाव वा वैतदेतद्वाव राजसूयगो राजसूयं वा वैतदेतद्वाव राजसूयम् वावराजसूयगो राजसूयं वाव वावराजसूयं यद्यद्राजसूयं वाव वावराजसूयं यत् राजसूयं यद्यत् राजसूयगो राजसूयं यदेत एते यद्राजसूयगो राजसूयं यदेते राजसूयमिति राजासूयम् यदेत एते यद्यदेते ग्रहाग्रह एते यद्यदेते ग्रहाः एते ग्रहाग्रह एत एते ग्रहाः सवस्सवो ग्रह एत एते ग्रहाः सवः ग्रहाः समस्सवोग्रहाग्रहाः समोऽग्निरग्निस्समोग्रहाग्रहाः समोऽग्निः समोऽग्निरग्निस्समस्समोऽग्निर्वरुणसमोऽवर्णसमोऽग्निस्समस्समोऽग्निर्वरुणसवः अग्निर्वर्णसवोऽवर्णसवोऽग्निरग्निर्वर्णसवो राजसूयम् वर्णसवोऽग्निरग्निर्वर्णसवो राजसूयम् वर्णसवो राजसूयगो राजसूयम् वर्णसवोऽवर्णसवो राजसूयमग्निसवोऽग्निसवो राजसूयम् वर्णसवोऽवर्णसवो राजसूयमग्निसवः वरुणसव इति वरुणसवः राजसूयमग्निसवोऽग्निसवो राजसूयगो राजसूयमग्निसवश्चित्यश्चित्योऽग्निसवो राजसूयगो राजसूयमग्निसवश्चित्यः राजसूयमिति राजासूयम् अग्निसवश्चित्यश्चित्योऽग्निसवोऽग्निसवश्चित्यस्ताभ्यान्ताभ्याञ्चित्योऽग्निसवोऽग्निसवश्चित्यस्ताभ्याम् अग्निसव इत्यग्निसवः चित्यस्ताभ्यान्ताभ्याञ्चित्यश्चित्यस्ताभ्यामेवैव ताभ्याञ्चित्यश्चित्यस्ताभ्यामेव ताभ्यामेवैव ताभ्यान्ताभ्यामेव शूयते शूयत एव ताभ्यान्ताभ्यामेव शूयते एव शूयते शूयत एवैव शूयत यथो अथो शूयत एवैव शूयतेऽथो शूयतेऽथो अथो शूयते शूयतेऽथो उभावभावथो शूयते शूयतेऽथो उभौ अथो उभावभावथो अथो उभावेवैवोभावथो अथो उभावेव अथो इत्यथो उभावेवैवोभावुभावेव लोकौ लोकावेवोभावुभावेव लोकौ एव लोकौ लोकावेवैव लोकावभ्यभिलोकावेवैव लोकावभि लोकावभ्यभिलोकौ लोकावभिजयति जयत्यभिलोकौ लोकावभिजयति अभिजयति जयत्यभ्यभिजयति यो योजयत्यभ्यभिजयति यः जयति यो योजयति जयति यश्च च योजयति जयति यश्च यश्च च यो यश्च राजसूयेन राजसूयेन च यो यश्च राजसूयेन राजसूयेन राजसूयेन च च राजसूयेने जानस्य जानस्य राजसूयेन च च राजसूयेने जानस्य राजसूयेने जानस्य जानस्य राजसूयेन राजसूयेने जानस्य यो यी जानस्य राजसूयेन राजसूयेने जानस्य यः राजसूयेनेति राजा सूयेन ईजानस्य यो यी जानस्य जानस्य यश्च च यी जानस्य जानस्य यश्च यश्च च यो यश्चाग्निचितोऽग्निचितश्च यो यश्चाग्निचितः चाग्निचितोऽग्निचितश्च चाग्निचित आप आपोऽग्निचितश्च चाग्निचित आपः अग्निचित आप आपोऽग्निचितोऽग्निचित आपो भवन्ति भवन्त्यापोऽग्निचितोऽग्निचित आपो भवन्ति अग्निचित इत्यग्निचितः आपो भवन्ति भवन्त्याप आपो भवन्त्याप आपो भवन्त्याप आपो भवन्त्यापः भवन्त्याप आपो भवन्ति भवन्त्यापो वै वा आपो भवन्ति भवन्त्यापो वै आपो वै वा आप आपो वा अग्नेरग्नेर्वा आप आपो वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेर्भ्रातृव्या भ्रातृव्या अग्नेर्वै वा अग्नेर्भ्रातृव्याः अग्नेर्भ्रातृव्या भ्रातृव्या अग्नेरग्नेर्भ्रातृव्या यद्यद्भ्रातृव्या अग्नेरग्नेर्भ्रातृव्या यत् भ्रातृव्या यद्यद्भ्रातृव्या भ्रातृव्या यदपोपो यद्भ्रातृव्या भ्रातृव्या यदपः यदपोपो यद्यदपोऽग्नेरग्नेरपो यद्यदपोऽग्नेः अपोऽग्नेरग्नेरपोऽग्नेरधस्तादधस्तादग्नेरपोऽग्नेरधस्ताद् अग्नेरधस्तादधस्तादग्नेरग्नेरधस्तादुपदधात्युपदधात्यधस्तादग्नेरग्नेरधस्तादुपदधादि भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्या उपदधात्यधस्तादधस्तादुपदधादि भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्या उपदधात्युपदधादि भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्या उपदधात्युपदधादि भ्रातृव्याभिभूत्यै भवति उपदधातीत्युपदधादि भ्रातृव्याभिभूत्यै भवति भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मनात्मना भवति भ्रातृव्याभिभूत्यै भ्रातृव्याभिभूत्यै भवत्यात्मना भ्रातृव्याभिभूत्या इति भ्रातृव्या अभिभूत्यै भवत्यात्मनात्मना भवति भवत्यात्मना परा परात्मना भवति भवत्यात्मना परा आत्मना परा परात्मनात्मना परा स्यास्य परात्मनात्मना परा स्य परास्यास्य परापरास्य भ्रातृव्यो भ्रातृव्योऽस्य परापरास्य भ्रातृव्यः अस्य भ्रातृव्यो भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भवति भ्रातृव्योऽस्यास्य भ्रातृव्यो भवति भ्रातृव्यो भवति भवति भ्रातृव्यो भ्रातृव्यो भवत्यमृतमृतम् भवति भ्रातृव्यो भ्रातृव्यो भवत्यमृतम् भवत्यमृतमृतम् भवति भवत्यमृतम् वै वा अमृतम् भवति भवत्यमृतम् वै अमृतम् वै वा अमृतमृतम् वा आप आपो वा अमृतमृतम् वा आपः वा आप आपो वै वा आपस्तस्मात् तस्मादापो वै वा आपस्तस्मात् आपस्तस्मात् तस्मादाप आपस्तस्मादद्भिरद्भ्यस्तस्मादाप आपस्तस्मादद्भि तस्मादद्भिरद्भ्यस्तस्मात् तस्मादद्भिरवदान्तमवदान्तमध्यस्तस्मात् तस्मादद्भिरवदान्तम् अभ्यवदान्तमवदान्तमभ्यभ्यवदान्तमभ्यभ्यवदान्तमभिषिञ्चन्ति सिञ्चन्त्यभ्यवदान्तमवदान्तमभिषिञ्चन्ति अवदान्तमित्यवदान्तम् आर्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्तिमार्च्छत्युच्छत्यार्तिमार्तिमार्च्छति आर्च्छत्युच्छत्यार्च्छति सर्वगो सर्वमृच्छत्यार्च्छति सर्वम् पृच्छति सर्वगो सर्वमृच्छत्युच्छति सर्वमायुरायुः सर्वमृच्छत्युच्छति सर्वमायुः सर्वमायुरायुः सर्वगो सर्वमायुरेत्येत्यायुः सर्वगो सर्वमायुरेति आयुरेत्येत्यायुरायुरेति यस्येत्यायुरायुरेति यस्य उपधीयन्त उपधीयन्त एता यस्य इत्यायुरायुरेदीयस्य एत्येदीयस्य इदा एता यस्य इत्यायुरायुरेदीयस्य एत्येदीयस्य इदा उपधीयन्त उपधीयन्त एता एता उपधीयन्ते योय उपधीयन्त उपधीयन्त योय उपधीयन्त उपधीयन्ते य उभयोय उच चो योय उच उच च भुचैना एनाश्च भुचैनाः चैना एनाश्च चैना एवमेवमेनाश्च चैना एवम् एना एवमेवमेना एना एवम् वेदवेदैवमेनाः एना एवम् वेद एवम् वेदवेदैवमेवम् वेदान्नमन्नम् वेदैवमेवम् वेदान्नम् वेदान्नमन्नम् वेदवेदान्नम् वै वा अन्नम् वेदवेदान्नम् वेदान्नमन्नम् वै वा आप आपो वा अन्नमन्नम् वा आपः वा आप आपो वै वा आपः पशवः पशव आपो वै वा आपः पशवः आपः पशवः पशव आप आपः पशव आप आपः पशव आप आपः पशव आपः पशव आप आपः पशवः पशव आपोऽन्नमन्नमापः पशवः पशव आपोऽन्नम् आपोऽन्नमन्नमाप आपोऽन्नम् पशवः पशवोऽन्नमाप आपोऽन्नम् पशवः अन्नम् पशवः पशवोऽन्नमन्नम् पशवोऽन्नादोऽन्नादः पशवोऽन्नमन्नम् पशवोऽन्नादः पशवोऽन्नादोऽन्नादः पशवः पशवोऽन्नादः पशुमान् पशुमानन्नादः पशवः पशवोऽन्नादः पशुमान् अन्नादः पशुमान् पशुमानन्नादोऽन्नादः पशुमान् भवति भवति पशुमानन्नादोऽन्नादः पशुमान् भवति पशुमान् भवति भवति पशुमान् पशुमान् भवति यस्य यस्य भवति पशुमान् पशुमान् भवति यस्य पशुमानिति पशुमान् भवति यस्य यस्य भवति भवति यस्यैता एता यस्य भवति भवति यस्यैताः यस्यैता एता यस्य यस्यैता उपधीयन्त उपधीयन्त एता यस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते योय उपधीयन्त एता एता उपधीयन्ते यः उपधीयन्ते योय उपधीयन्त उपधीयन्ते य उभूय उपधीयन्त उपधीयन्ते य उपधीयन्त इत्युपाधीयन्ते य उभूयोय उचचो योय उच उच च उचैना एनाश्च उचैनाः चैना एनाश्च चैना एवमेवमेनाश्च चैना एवम् एना एवमेवमेना एना एवम् वेदवेदैवमेना एना एवम् वेद एवम् वेदवेदैवमेवम् वेदद्वादश द्वादश वेदैवमेवम् वेदद्वादश वेदद्वादश द्वादश वेदवेदद्वादश भवन्ति भवन्ति द्वादश वेदवेदद्वादश भवन्ति द्वादश भवन्ति भवन्ति द्वादश द्वादश भवन्ति द्वादश द्वादश भवन्ति द्वादश द्वादश भवन्ति द्वादश भवन्ति द्वादश द्वादश भवन्ति भवन्ति द्वादश मासा मासा द्वादश भवन्ति भवन्ति द्वादश मासाः द्वादश मासा मासा द्वादश द्वादश मासाः संवत्सरः संवत्सरो मासा द्वादश द्वादश मासाः संवत्सरः मासाः संवत्सरः संवत्सरो मासा मासाः संवत्सरः संवत्सरेण संवत्सरेण संवत्सरो मासा मासाः संवत्सरः संवत्सरेण संवत्सरसंवत्सरेण संवत्सरेण संवत्सरसंवत्सरसंवत्सरेणैवैव संवत्सरेण संवत्सरसंवत्सरसंवत्सरेणैव संवत्सर इति संवत्सरः संवत्सरेणैवैव संवत्सरेण संवत्सरेणैवास्मास्मा एव संवत्सरेण संवत्सरेणैवास्मै संवत्सरेणेति संवत्सरेण एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मा अस्मा अन्नमवावान्नमस्मा अस्मा अन्नमव अन्नमवावान्नमन्नमवरुन्धे रुन्धे वान्नमन्नमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे पात्राणि पात्राणि रुन्धे वावरुन्धे पात्राणि रुन्धे पात्राणि पात्राणि रुन्धे रुन्धे पात्राणि भवन्ति भवन्ति पात्राणि रुन्धे रुन्धे पात्राणि भवन्ति पात्राणि भवन्ति भवन्ति पात्राणि पात्राणि भवन्ति पात्रे पात्रे भवन्ति पात्राणि पात्राणि भवन्ति पात्रे भवन्ति पात्रे पात्रे भवन्ति भवन्ति पात्रे वै वै पात्रे भवन्ति भवन्ति पात्रे वै पात्रे वै वै पात्रे पात्रे वा अन्नमन्नम् वै पात्रे पात्रे वा अन्नम् वा अन्नमन्नम् वै वा अन्नमद्यते द्यते अन्नम् वै वा अन्नमद्यते अन्नमद्यते यद्यते अन्नमन्नमद्यते सयोनिषयोऽन्यद्यते अन्नमन्नमद्यते सयोनि मद्यते सयोनिषयोऽन्यद्यते द्विदेशयोऽन्येवैव सयोऽन्यद्यते द्विदेशयोऽन्येव सयोऽन्येवैव सयोनिषयोऽन्येवान्नमन्नमेव सयोनिषयोऽन्येवान्नम् सयोनीति सा योनि एवान्नमन्नमेवैवान्नमवावान्नमेवैवान्नमव अन्नमवावान्नमन्नमवरुन्धे रुन्धे वान्नमन्नमवरुन्धे अवरुन्धे रुन्धे वावरुन्धा रुन्धे वावरुन्धा रुन्धा रुन्धे रुन्धा द्वादशाद्वादशादारुन्धे रुन्धा द्वादशात् आद्वादशाद्वादशादाद्वादशात् पुरुषात् पुरुषाद्वादशादाद्वादशात् पुरुषात् द्वादशात् पुरुषात् पुरुषाद्वादशाद्वादशात् पुरुषादन्नमन्नम् पुरुषाद्वादशाद्वादशात् पुरुषादन्नम् पुरुषादन्नमन्नम् पुरुषात् पुरुषादन्नमत्यत्यन्नम् पुरुषात् पुरुषादन्नमत्ति अन्नमत्यत्यन्नमन्नमत्यथो अथो अत्यन्नमन्नमत्यथो अत्यथो अथो अत्यत्यथो पात्रात् पात्रादथो अत्यत्यथो पात्रात् अथो पात्रात् पात्रादथो अथो पात्रान्ननपात्रादथो अथो पात्रान्न अथो इत्यथो पात्रान्ननपात्रात् पात्रान्न छिद्यते छिद्यते न पात्रात् पात्रान्न छिद्यते न छिद्यते छिद्यते न छिद्यते यस्य यस्य छिद्यते न छिद्यते यस्य छिद्यते यस्य यस्य छिद्यते छिद्यते यस्यैता एता यस्य छिद्यते छिद्यते यस्यैता यस्यैता एता यस्य यस्यैता उपधीयन्त उपधीयन्त एता यस्य यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते यो य उपधीयन्त एता एता उपधीयन्ते यः उपधीयन्ते यो य उपधीयन्त उपधीयन्ते य उभूय उपधीयन्त उपधीयन्ते य उपधीयन्त इत्युपाधीयन्ते य उभूयो य उचचो यो य उच उचच उचैना एनाश्च उचैनाः चैना एनाश्च चैना एवमेवमेनाश्च चैना एवम् एना एवमेवमेना एना एवम् वेद वेदैवमेना एना एवम् वेद एवम् वेद वेदैवमेवम् वेदकुम्भाः कुम्भा वेदैवमेवम् वेदकुम्भाः वेदकुम्भाः कुम्भा वेद वेदकुम्भाश्च च कुम्भा वेद वेदकुम्भाश्च कुम्भाश्च च कुम्भाः कुम्भाश्च कुम्भीः कुम्भीश्च कुम्भाः कुम्भाश्च कुम्भीः कुम्भीः कुम्भीश्च च कुम्भीश्च च कुम्भीश्च च कुम्भीश्च कुम्भीश्च च कुम्भीः कुम्भीश्च मिथुनानि मिथुनानि च कुम्भीः कुम्भीश्च मिथुनानि च मिथुनानि मिथुनानि च मिथुनानि भवन्ति भवन्ति मिथुनानि च मिथुनानि भवन्ति मिथुनानि भवन्ति भवन्ति मिथुनानि मिथुनानि भवन्ति मिथुनस्य मिथुनस्य भवन्ति मिथुनानि मिथुनानि भवन्ति मिथुनस्य भवन्ति मिथुनस्य मिथुनस्य भवन्ति भवन्ति मिथुनस्य प्रजात्यै प्रजात्यै मिथुनस्य भवन्ति भवन्ति मिथुनस्य प्रजात्यै मिथुनस्य प्रजात्यै प्रजात्यै मिथुनस्य मिथुनस्य प्रजात्यै प्रप्रजात्यै मिथुनस्य मिथुनस्य प्रजात्यै प्रजात्यै प्रप्रजात्यै प्रजात्यै प्रजया प्रजया प्रप्रजात्यै प्रजात्यै प्रजया प्रजात्यायि प्रजात्यै प्रजया प्रजया प्रप्रजया पशुभिः पशुभिः प्रजया प्रप्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिर्मिथनैर्मिथनैः पशुभिः प्रजया प्रजया पशुभिर्मिथनैः प्रजयेत् प्राजया पशुभिर्मिथनैर्मिथनैः पशुभिः पशुभिर्मिथनैर्जायते जायते मिथनैः पशुभिः पशुभिर्मिथनैर्जायते पशुभिरिति पशुभिः मिथुनैर्जायते जायते मिथुनैर्मिथुनैर्जायते यस्य यस्य जायते मिथुनैर्मिथुनैर्जायते यस्य जायते यस्य यस्य जायते जायते यस्यैता एता यस्य जायते जायते यस्यैताः यस्यैता एता यस्यैता उपधीयन्त उपधीयन्त एता यस्यैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते यो य उपधीयन्त एता एता उपधीयन्ते यः उपधीयन्ते यो य उपधीयन्त उपधीयन्ते य उभय उपधीयन्त उपधीयन्ते य उ उपधीयन्त इत्युपाधीयन्ते य उभयो य उचचो यो य उच उचच उचैना एनाश्च उचैनाः चैना एनाश्च चैना एवमेवमेनाश्च चैना एवम् एना एवमेवमेना एना एवम् वेद वेदैवमेना एना एवम् वेद एवम् वेद वेदैवमेवम् वेद शुक्षुक् वेदैवमेवम् वेद शुक् वेद शुक्षुक् वेद वेद शुक्वै वै शुक्वेद वेद शुक्वै शुक्वै वै शुक्षुक् वा अग्निरग्निर्वै शुक्षुक् वा अग्निः वा अग्निरग्निर्वै वा अग्निस्वसोऽग्निर्वै वा अग्निस्सह अग्निस्वसोऽग्निरग्निस्वोऽध्वर्यमध्वर्यगुंसोऽग्निरग्निस्वोऽध्वर्यम् सोऽध्वर्यमध्वर्यगुंसोऽध्वर्यम् यजमानयजमानमध्वर्यगुंसोऽध्वर्यम् यजमानम् अध्वर्यम् यजमानम् यजमानमध्वर्यमध्वर्यम् यजमानम् प्रजाः प्रजायजमानमध्वर्यमध्वर्यम् यजमानम् प्रजाः यजमानम् प्रजाः प्रजायजमानम् यजमानम् प्रजाश्रुचा सुचा प्रजायजमानम् यजमानम् प्रजाश्रुचा प्रजाश्रुचा सुचा प्रजाः प्रजाश्रुचार्पयत्यर्पयति सुचा प्रजाः प्रजाश्रुचार्पयति श्रुजा इति प्राजाः शुचार्पयत्यर्पयति सुचा शुचार्पयति यद्यदर्पयति सुचा शुचार्पयति यत् अर्पयति यद्यदर्पयत्यर्पयति यदपोपो यदर्पयत्यर्पयति यदपः यदपोपो यद्यदप उपदधाच्युपदधाच्यपो यद्यदप उपदधाति अप उपदधाच्युपदधाच्यपोप उपदधाति शुचमुशुचमुपदधाच्यपोप उपदधाति शुचम् उपदधाति शुचमुशुचमुपदधाच्युपदधाति शुचमेवैव शुचमुपदधाच्युपदधाति शुचमेव उपदधातीत्युपदधाति शुचमेवैव शुचगुं शुचमेवास्यास्यैव शुचगुं शुचमेवास्य एवास्यास्यैवैवास्य शमयति शमयत्यस्यैवैवास्य शमयति अस्य शमयति शमयत्यस्यास्य शमयति न शमयत्यस्यास्य शमयति न शमयति न शमयति शमयति नात्यमात्यम् न शमयति शमयति नात्यम् नात्यमात्यन्ननात्यमात्यन्न नात्यमा आत्यमात्यमार्थ्यत्युच्छत्यात्यमात्यमार्च्छति आच्छत्युच्छत्यार्च्छत्यद्धर्युरुच्छत्यार्च्छत्यद्धर्युरुच्छत्यद्धर्युरुच्छत्युच्छत्यद्धर्युर्ननाद्धर्युरुच्छत्युच्छत्यद्धर्युर्न अधर्युर्ननाद्धर्युरद्धर्युर्नैजमानोयजमानोनाद्धर्युरद्धर्युर्नैजमानः नैजमानो यजमानो न नैजमानः श्याम्यन्ति श्याम्यन्ति यजमानो न यजमानः श्याम्यन्ति यजमानश्याम्यन्ति शाम्यन्ति यजमानो यजमानश्याम्यन्ति प्रजाः प्रजाः श्याम्यन्ति यजमानो यजमानश्याम्यन्ति प्रजाः श्याम्यन्ति प्रजाः प्रजाः श्याम्यन्ति शाम्यन्ति प्रजायत्र यत्र प्रजाः श्याम्यन्ति शाम्यन्ति प्रजायत्र प्रजायत्र यत्र प्रजाः प्रजायत्रैता एता यत्र प्रजाः प्रजायत्रैताः प्रजायति प्राजाः यत्रैता एता यत्र यत्रैता उपधीयन्त उपधीयन्त एता यत्र यत्रैता उपधीयन्ते एता उपधीयन्त उपधीयन्त एता एता उपधीयन्ते पामपामुपधीयन्त एता एता उपधीयन्ते पाम् उपधीयन्ते पामपामुपधीयन्त उपधीयन्ते पाम् वै वामुपधीयन्त उपधीयन्ते पाम् वै उपधीयन्त इत्युपाधीयन्ते अपाम् वै वा अपामपाम् वा एतान्येतानि वा अपामपाम् वा एतानि वा एतान्येतानि वै वा एतानि हृदयानि हृदयान्येतानि वै वा एतानि हृदयानि एतानि हृदयानि हृदयान्येतान्येतानि हृदयानि यद्यद्धृदयान्येतान्येतानि हृदयानि यत् हृदयानि यद्यद्धृदयानि हृदयानि यदेता एता यद्धृदयानि हृदयानि यदेता यदेता एता यद्यदेता आप आप एता यद्यदेता आपः एता आप आप एता एता आपो यद्यदाप एता एता आपो यद् आपो यद्यदाप आपो यदेता एता यदाप आपो यदेताः यदेता एता यद्यदेता अपोप एता यद्यदेता अपः एता अपोप एता एता अप उपदधाच्युपदधाच्युप एता एता अप उपदधाति अप उपदधाच्युपदधाच्युपोप उपदधाति दिव्याभिर्दिव्याभिरुपदधाच्युपोप उपदधाति दिव्याभिः उपदधाति दिव्याभिर्दिव्याभिरुपदधाच्युपदधाति दिव्याभिरेवैव दिव्याभिरुपदधाच्युपदधाति दिव्याभिरेव उपदधातीत्युपदधाति दिव्याभिरेवैव दिव्याभिर्दिव्याभिरेवैना एना एव दिव्याभिर्दिव्याभिरेवैनाः एवैना एना एवैवैनाः सगुंसमेना एवैवैनासम् एनाः सगुंसमेना एनाः सगुंसृजति सृजति समेना एनाः सगुंसृजति सगुंसृजति सृजति सगुंसगुंसृजति वर्षुको वर्षुगस्सृजति सगुंसगुंसृजति वर्षुकः सृजति वर्षुको वर्षुगः सृजति सृजति वर्षुकः पर्जन्यः पर्जन्यो वर्षुगः सृजति सृजति वर्षुकः पर्जन्यः वर्षुकः पर्जन्यः पर्जन्यो वर्षुको वर्षुकः पर्जन्यो भवति भवति पर्जन्यो वर्षुको वर्षुकः पर्जन्यो भवति पर्जन्यो भवति भवति पर्जन्यः पर्जन्यो भवति यो यो भवति पर्जन्यः पर्जन्यो भवति यः भवति यो यो भवति भवति यो वै वै यो भवति भवति यो वै यो वै वै यो यो वा एतासामेतासाम् वै यो यो वा एतासाम् वा एतासामेतासाम् वै वा एतासामायतनमायतनमेतासाम् वै वा एतासामायतनम् एतासामायतनमायतनमेतासामेतासामायतनम् क्लुप्तिम् क्लुप्तिमायतनमेतासामेतासामायतनम् क्लुप्तिम् आयतनम् क्लुप्तिम् क्लुप्तिमायतनमायतनम् क्लुप्तिम् वेद वेद क्लुप्तिमायतनमायतनम् क्लुप्तिम् वेद आयतनमित्यायतनम् क्लुप्तिम् वेद वेद क्लुप्तिम् क्लुप्तिम् वेदायतनवानायतनवानुवेद क्लुप्तिम् क्लुप्तिम् वेदायतनवान् वेदायतनवानायतनवानुवेद वेदायतनवान् भवति भवत्यायतनवानुवेद वेदायतनवान् भवति आयतनवान् भवति भवत्यायतनवानायतनवान् भवति कल्पते कल्पते भवत्यायतनवानायतनवान् भवति कल्पते आयतनवानित्यायतनावानु भवति कल्पते कल्पते भवति भवति कल्पतेऽस्मास्मै कल्पते भवति भवति कल्पतेऽस्मै कल्पतेऽस्मास्मै कल्पते कल्पतेऽस्मानुसीतमनुसीतमस्मै कल्पते कल्पतेऽस्मानुसीतम् अस्मानुसीतमनुसीतमस्मा अस्मानुसीतमुपोपानुसीतमस्मा अस्मानुसीतम् अनुसीतमुपोपानुसीतमनुसीतमुपदधाति दधात्युपानुसीतमनुसीतमुपदधाति अनुसीतमित्यनुसीतम् उपदधाति दधात्युपोपदधात्येतदेतद्दधात्युपोपदधात्येतद् दधात्येतदेतद्दधाति दधात्येतद्वै वा एतद्दधाति दधात्येतद्वै एतद्वै वा एतदेतद्वा आसामासाम् वा एतदेतद्वा आसाम् वा आसामासाम् वै वा आसामायतनमायतनमासाम् वै वा आसामायतनम् आसामायतनमायतनमासामासामायतनमेषायतनमासामासामायतनमेषा आयतनमेषैषायतनमायतनमेषा क्लुप्तिः क्लुप्तिरेषायतनमायतनमेषा क्लुप्तिः आयतनमित्यायतनम् एषा क्लुप्तिः क्लुप्तिरेषैषा क्लुप्तिर्यो यः क्लुप्तिरेषैषा क्लुप्तिर्यः क्लुप्तिर्यो यः क्लुप्तिः क्लुप्तिर्य एवमेव यः क्लुप्तिः क्लुप्तिर्य एवम् एवमेवयो य एवम् वेद वेदैवयो य एवम् वेद एवम् वेद वेदैवमेवम् वेदायतनवानायतनवानुवेदैवमेवम् वेदायतनवान् वेदायतनवानायतनवानुवेद वेदायतनवान् भवति भवत्यायतनवानुवेद वेदायतनवान् भवति आयतनवान् भवति भवत्यायतनवानायतनवान् भवति कल्पते कल्पते भवत्यायतनवानायतनवान् भवति कल्पते आयतनवानित्यायतनावानु भवति कल्पते कल्पते भवति भवति कल्पतेऽस्मास्मै कल्पते भवति भवति कल्पतेऽस्मै कल्पतेऽस्मास्मै कल्पते कल्पतेऽस्मै द्वन्द्वम् द्वन्द्वमस्मै कल्पते कल्पतेऽस्मै द्वन्द्वम् अस्मै द्वन्द्वम् द्वन्द्वमस्मा अस्मै द्वन्द्वमन्या अन्या द्वन्द्वमस्मा अस्मै द्वन्द्वमन्याः द्वन्द्वमन्या अन्या द्वन्द्वम् द्वन्द्वमन्या उपोपान्या द्वन्द्वम् द्वन्द्वमन्या उप द्वन्द्वमिति त्वम् अन्या उपोपान्या अन्या उपदधाति दधात्युपान्या अन्या उपदधाति उपदधाति दधात्युपोपदधाति चरस्रश्च स्रोदधात्युपोपदधाति चरस्रः दधाति चतस्रश्चतस्रो दधाति दधाति चतस्रो मध्ये मध्ये चतस्रो दधाति दधाति चतस्रो मध्ये चतस्रो मध्ये मध्ये चतस्रश्चतस्रो मध्ये धृत्यै धृत्यै मध्ये चतस्रश्चतस्रो मध्ये धृत्यै मध्ये धृत्यै धृत्यै मध्ये मध्ये धृत्या अन्नमन्नम् धृत्यै मध्ये मध्ये धृत्या अन्नम् धृत्या अन्नमन्नम् धृत्यै धृत्या अन्नम् वै वा अन्नम् धृत्यै धृत्या अन्नम् वै अन्नम् वै वा अन्नमन्नम् वा इष्टका इष्टका वा अन्नमन्नम् वा इष्टका वा इष्टका इष्टका वै वा इष्टका एतदेतदिष्टका वै वा इष्टका एतद् इष्टका एतदेतदिष्टका इष्टका एतत् खलु खलु एतदिष्टका इष्टका एतत् खलु एतत् खलु खल्वेतदेतत् खलु वै वै खल्वेतदेतत् खलु वै खलु वै वै खलु खलु वै साक्षात् साक्षात् वै खलु खलु वै साक्षात् वै साक्षात् साक्षात् वै वै साक्षादन्नमन्नगुं साक्षात् वै वै साक्षादन्नम् साक्षादन्नमन्नगुं साक्षात् साक्षादन्नय्यज्ञदन्नगुं साक्षात् साक्षादन्नय्यद् साक्षादिति साक्षात् अन्नय्यज्ञदन्नमन्नय्यदेश एष यदन्नमन्नय्यदेशः यदेश एष यद्यदेश चरश्चरेश यद्यदेश चरुः एष चरश्चरेश एष चरर्यद्यच्चरेश एष चरर्यद् चरर्यद्यच्चरश्चरर्यदेतमेतञ्यच्चरश्चरर्यदेतम् यदेतमेतञ्यद्यदेतम् चरम् चरमेतञ्यद्यदेतम् चरम् एतम् चरम् चरमेतमेतम् चरमुपदधाति चरमेतमेतम् चरमुपदधाति चरमुपदधाति चरम् चरमुपदधाति साक्षात् साक्षादुपदधाति चरम् चरमुपदधाति साक्षात् साक्षात् साक्षादुपदधात्युपदधाति साक्षादेवैव साक्षादुपदधात्युपदधाति साक्षादेव उपदधातीत्युपदधाति साक्षादेवैव साक्षात् साक्षादेवास्मास्मा एव साक्षात् साक्षादेवास्मै साक्षादिति साक्षात् एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मान्नम् अस्मा अन्नमन्नमस्मास्मा अन्नमवावान्नमस्मास्मा अन्नमव अन्नमवावान्नमन्नमवरुन्धे रुन्धे वान्नमन्नमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे मध्यतो मध्यतो रुन्धे वावरुन्धे मध्यतः रुन्धे मध्यतो मध्यतो रुन्धे रुन्धे मध्यत उपोपमध्यतो रुन्धे रुन्धे मध्यत उप मध्यत उपोपमध्यतो मध्यत उपदधाति दधात्युपमध्यतो मध्यत उपदधाति उपदधाति दधात्युपोपदधाति मध्यतो मध्यतो दधात्युपोपदधाति मध्यतः दधाति मध्यतो मध्यतो दधातिर्धाति मध्यत एवैव मध्यतो दधातिर्धाति मध्यत एव मध्यत एवैव मध्यतो मध्यत एवास्मास्मा एव मध्यतो मध्यत एवास्मै एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मास्मा अन्नम् दधाति दधात्यन्नमस्मास्मा अन्नम् दधाति अन्नम् दधाति दधात्यन्नमन्नम् दधाति तस्मात् तस्मात् दधात्यन्नमन्नम् दधाति तस्मात् धातुरस्मात्तस्मान्नध्यतो मध्यतस्तस्मान्नध्यतो मध्यतस्तस्मात्तस्मान्नध्यतोऽन्नमन्नम् मध्यतस्तस्मात्तस्मान्नध्यतोऽन्नम् मध्यतोऽन्नमन्नम् मध्यतो मध्यतोऽन्नमध्यते जलेऽन्नम् मध्यतो मध्यतोऽन्नमध्यते अन्नमध्यते यद्यते अन्नमन्नमध्यते पारहस्पत्यो पारहस्पत्योज्यते अन्नमन्नमध्यते पारहस्पत्यः अर्जिते बालहस्पत्यो बालहस्पत्योद्यते यदे बालहस्पत्यो भवति भवति बालहस्पत्योद्यते यदे बालहस्पत्यो भवति बालहस्पत्यो भवति भवति बालहस्पत्यो बालहस्पत्यो भवति ब्रह्म ब्रह्म भवति बालहस्पत्यो बालहस्पत्यो भवति ब्रह्म भवति ब्रह्म ब्रह्म भवति भवति ब्रह्म वै वै ब्रह्म भवति भवति ब्रह्म वै ब्रह्म वै वै ब्रह्म ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पतिः देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवास्मास्मादेव ब्रह्मणा ब्रह्मणैवास्मै एवास्मास्मा एवैवास्मा अन्नमन्नमस्मा एवैवास्मा अन्नम् अस्मा अन्नमन्नमस्मास्मा अन्नमवावान्नमस्मास्मा अन्नमव अन्नमवावान्नमन्नमवरुन्धे रुन्धे वान्नमन्नमवरुन्धे अवरुन्धे रुन्धे वावरुन्धे ब्रह्मवर्चसम् ब्रह्मवर्चसगो रुन्धे वावरुन्धे ब्रह्मवर्चसम् रुन्धे ब्रह्मवर्चसम् ब्रह्मवर्चसगो रुन्धे रुन्धे ब्रह्मवर्चसमस्य ब्रह्मवर्चसगो रुन्धे रुन्धे ब्रह्मवर्चसमसि ब्रह्मवर्चसमस्यसि ब्रह्मवर्चसम् ब्रह्मवर्चसमसि ब्रह्मवर्चसाय ब्रह्मवर्चसायासि ब्रह्मवर्चसम् ब्रह्मवर्चसमसि ब्रह्मवर्चसाय ब्रह्मवर्चसमिति ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय ब्रह्मवर्चसायासि ब्रह्मवर्चसाय त्वा त्वा ब्रह्मवर्चसायासि ब्रह्मवर्चसाय त्वा ब्रह्मवर्चसाय त्वा त्वा ब्रह्मवर्चसाय ब्रह्मवर्चसाय त्वेदीति त्वा ब्रह्मवर्चसाय ब्रह्मवर्चसाय त्वेदि ब्रह्मवर्चसायेति ब्रह्मवर्चसाय त्वेदीति त्वा त्वेत्याह हेति त्वा त्वेत्याह इत्याह हेदीत्याह तेजस्वी तेजस्व्या हेदीत्याह तेजस्वी आहदेजस्वी तेजस्व्याः आदेजस्वे ब्रह्मवर्चसे ब्रह्मवर्चसि तेजस्व्याः आदेजस्वे ब्रह्मवर्चसि तेजस्वी ब्रह्मवर्चसि ब्रह्मवर्चसि तेजस्वी तेजस्वी ब्रह्मवर्चसि भवति भवति ब्रह्मवर्चसि तेजस्वी तेजस्वी ब्रह्मवर्चसि भवति ब्रह्मवर्चसि भवति भवति ब्रह्मवर्चसि ब्रह्मवर्चसि भवति यस्य भवति ब्रह्मवर्चसि ब्रह्मवर्चसि भवति यस्य ब्रह्मवर्चसीति ब्रह्मवर्चसि भवति यस्यैस्य भवति भवति यस्यैष एष यस्य भवति भवति यस्यैषः यस्यैष एष यस्यैष उपधीयत उपधीयत एष यस्यैष उपधीयते एष उपधीयत उपधीयत एष एष उपधीयते यो य उपधीयत एष एष उपधीयते यः उपधीयते यो य उपधीयत उपधीयते य उभय उपधीयत उपधीयते य उ उपधीयत इत्युपाधीयते य उभयो य उचचो यो य उच उच च उचैनमेनम् च उचैनम् चैनमेनम् च चैनमेवमेवमेनम् च चैनमेवम् एनमेवमेवमेनमेनमेवम् वेद वेदैवमेनमेनमेवम् वेद एवम् वेद वेदैवमेवम् वेद वेदेति वेद भूतेष्टका उपोपभूतेष्टका भूतेष्टका उपदधातिदधात्युपभूतेष्टका भूतेष्टका उपदधाति भूतेष्टका इति भूता इष्टकाः उपदधातिदधात्युपोपदधात्यत्रात्रात्रदधात्युपोपदधात्यत्रात्रात्रात्रात्रात्रात्रात्र वैवात्रात्रदधातिदधात्यत्रात्र वै अत्रात्रैवात्रात्रात्रात्र वै मृत्युर्मृत्युर्वात्रात्रात्रात्र वै मृत्युः अत्रात्रेत्यत्रात्र वै मृत्युर्मृत्युर्वै वै मृत्युर्जायते जायते मृत्युर्वै वै मृत्युर्जायते मृत्युर्जायते जायते मृत्युर्मृत्युर्जायते यत्र यत्र यत्र यत्र जायते मृत्युर्मृत्युर्जायते यत्र यत्र जायते यत्र यत्र यत्र यत्र जायते जायते यत्र यत्रैवैव यत्र यत्र जायते जायते यत्र यत्रैव यत्र यत्रैवैव यत्र यत्र यत्र यत्रैव मृत्युर्मृत्युरेव यत्र यत्र यत्र यत्रैव मृत्युः यत्र यत्रेति यत्र यत्र एव मृत्युर्मृत्युरेवैव मृत्युर्जायते जायते मृत्युरेवैव मृत्युर्जायते मृत्युर्जायते जायते मृत्युर्मृत्युर्जायते ततस्ततो जायते मृत्युर्मृत्युर्जायते ततः जायते ततस्ततो जायते जायते तत एवैव ततो जायते जायते तत एव तत एवैव ततस्तत एवैनमेनमेव ततस्तत एवैनम् एवैनमेनमेवैवै नम वा वैनमेवैवै नम वा एनम वा वैनमेनमव यजते यजते वैनमेनमव यजते अवयजते यजते वावयजते तस्मात् तस्माद्यजते वावयजते तस्मात् यजते तस्मात् तस्माद्यजते यजते तस्मादग्निजदग्निजत् तस्माद्यजते यजते तस्मादग्निजत् तस्मादग्निजदग्निजत् तस्मात् तस्मादग्निजत् सर्वगो सर्वमग्निजत् तस्मात् तस्मादग्निजत् सर्वम् अग्निजत् सर्वगो सर्वमग्निजदग्निजत् सर्वमायुरायुः सर्वमग्निजदग्निजत् सर्वमायुः अग्निजदित्यग्निजद् सर्वमायुरायुः सर्वगो सर्वमायुरेत्येत्यायुः सर्वगो सर्वमायुरेति आयुरेत्येत्यायुरायुरेति सर्वे सर्व एत्यायुरायुरेति सर्वे एति सर्वे सर्व एत्येति सर्वे हि सर्व एत्येति सर्वे हि सर्वे हि सर्वे सर्वे ह्यस्यास्य हि सर्वे सर्वे ह्यस्य ह्यस्यास्य हि ह्यस्य मृत्यवो मृत्यवोऽस्य हि ह्यस्य मृत्यवः अस्य मृत्यवो मृत्यवोऽस्यास्य मृत्यवो वेष्टा अवेष्टा मृत्यवोऽस्यास्य मृत्यवो वेष्टाः मृत्यवो वेष्टा वेष्टा मृत्यवो मृत्यवो वेष्टास्तस्मात् तस्माद् वेष्टा मृत्यवो मृत्यवो वेष्टास्तस्मात् अवेष्टास्तस्मात् तस्मादवेष्टा अवेष्टास्तस्मादग्निजदग्निजत् तस्मादवेष्टा अवेष्टास्तस्मादग्निजत् अवेष्टा इत्यव इष्टाः तस्मादग्निजदग्निजत् तस्मात् तस्मादग्निचिन्ननाग्निजत् तस्मात् तस्मादग्निचिन्न अग्निचिन्ननाग्निजदग्निचिन्नाभिचरितव अभिचरितवैनाग्निजदग्निजन्नाभिचरितवै अग्निचिरित्यग्निचिद् नाभिचरित वा अभिचरित वै न नाभिचरित वै प्रत्यक् प्रत्यगभिचरित वै न नाभिचरित वै प्रत्यग अभिचरित वै प्रत्यक् प्रत्यगभिचरित वा अभिचरित वै प्रत्यगेन मेनम् प्रत्यगभिचरित वा अभिचरित वै प्रत्यगेनम् अभिचरित वा इत्यभिचरित वै प्रत्यगेन मेनम् प्रत्यक् प्रत्यगेनमभिचारो विचार एनम् प्रत्यक् प्रत्यगेनमभिचारः एनमभिचारो विचार एनमेनमभिचारस्तृणुते स्तृणुते विचार एनमेनमभिचारस्तृणुते अभिचारस्तृणुते स्तृणुते विचारो विचारस्तृणुते श्रूयते श्रूयते स्तृणुते विचारो विचारस्तृणुते श्रूयते अभिचार इत्यभिचारः स्तृणुते श्रूयते श्रूयते स्तृणुते स्तृणुते श्रूयते वै वै श्रूयते स्तृणुते स्तृणुते श्रूयते वै श्रूयते वै वै श्रूयते श्रूयते वा एष एष वै श्रूयते श्रूयते वा एषः वा एष एष वै वा एष योय एष वै वा एषयः एष योय एष एष योऽग्निमग्निय एष एष योऽग्निम् योऽग्निमग्नियो योऽग्निञ्चिनुते चिनुते अग्नियो योऽग्निञ्चिनुते अग्निञ्चिनुते चिनुते अग्निमग्निञ्चिनुते देवसुवाम् देवसुवाञ्चिनुते अग्निमग्निञ्चिनुते देवसुवाम् चिनुते देवसुवान् देवसुवाञ्चिनुते चिनुते देवसुवामेतान्येतानि देवसुवान् चिनुते चिनुते देवसुवामेतानि देवसुवामेतान्येतानि देवसुवान् देवसुवामेतानि हवीगुंषि हवीगुष्येतानि देवसुवान् देवसुवामेतानि हवीगुंषि देवसुवामिति देवासुवाम् एतानि हवीगुंषि हवीगुष्येतान्येतानि हवीगुंषि भवन्ति भवन्ति हवीगुष्येतान्येतानि हवीगुंषि भवन्ति हवीगुंषि भवन्ति भवन्ति हवीगुंषि हवीगुंषि भवन्त्येतावन्त एतावन्तो भवन्ति हवीगुंषि हवीगुंषि भवन्त्येतावन्तः भवन्त्येतावन्त एतावन्तो भवन्ति भवन्त्येतावन्तो वै वा एतावन्तो भवन्ति भवन्त्येतावन्तो वै एतावन्तो वै वा एतावन्त एतावन्तो वै देवानाम् देवानाम् वा एतावन्त एतावन्तो वै देवानाम् वै देवानाम् देवानाम् वै वै देवानागुंसवाः सवा देवानाम् वै वै देवानागुंसवाः देवानागुंसवाः सवा देवानाम् देवानागुंसवास्ते ते सवा देवानाम् देवानागुंसवास्ते सवास्ते ते सवाः सवास्त एवैव ते सवाः सवास्त एव त एवैव देत एवास्मास्मा एव देत एवास्मै एवास्मास्मा एवैवास्मि सवान् सवानस्मा एवैवास्मि सवान् अस्मि सवान् सवानस्मास्मि सवान् प्रप्रसवानस्मास्मि सवान् प्र सवान् प्रप्रसवान् सवान् प्रयच्छन्ति यच्छन्ति प्रसवान् सवान् प्रयच्छन्ति प्रयच्छन्ति यच्छन्ति प्रप्रयच्छन्ति ते ते यच्छन्ति प्रप्रयच्छन्ति ते यच्छन्ति ते ते यच्छन्ति यच्छन्ति त एनमेनम् ते यच्छन्ति यच्छन्ति त एनम् तेन मेनन्ते त एन गोसुवन्ते सुवन्त एनन्ते त एन गोसुवन्ते एन गोसुवन्ते सुवन्त एन मेन गोसुवन्ते सवस्वस्वन्त एन मेन गोसुवन्ते सवः सुवन्ते सवस्वस्वन्ते सुवन्ते सवोऽग्निरग्निः सवस्वन्ते सुवन्ते सवोऽग्निः सवोऽग्निरग्निः सवस्वोऽग्निर्वर्णसवोऽग्निर्सवस्वोऽग्निर्वर्णसवः अग्निर्वरुणसवो वर्णसवो अग्निरग्निर्वर्णसवो राजसूयगो राजसूयम् वर्णसवो अग्निरग्निर्वर्णसवो राजसूयम् वर्णसवो राजसूयगो राजसूयम् वर्णसवो वर्णसवो राजसूयम् ब्रह्मसवो ब्रह्मसवो राजसूयम् वर्णसवो वर्णसवो राजसूयम् ब्रह्मसवः वर्णसव इति वरुणासवः राजसूयम् ब्रह्मसवो ब्रह्मसवो राजसूयगो राजसूयम् ब्रह्मसमश्चित्यश्चित्यो ब्रह्मसवो राजसूयगो राजसूयम् ब्रह्मसमश्चित्यः राजसूयमिति राजासूयम् ब्रह्मसवश्चित्यश्चित्यो ब्रह्मसवो ब्रह्मसवश्चित्यो देवस्य देवस्य चित्यो ब्रह्मसवो ब्रह्मसवश्चित्यो देवस्य ब्रह्मसव इति ब्रह्मासवः चित्यो देवस्य देवस्य चित्यश्चित्यो देवस्य त्वा देवस्य चित्यश्चित्यो देवस्य त्वा देवस्य त्वा देवस्य देवस्य त्वा सविदस्य विदस्त्वा देवस्य देवस्य त्वा सविदुः त्वासविदस्य विदस्त्वा त्वासविदः प्रसवे प्रसवे सविदस्त्वा त्वासविदः प्रसवे सविदः प्रसवे प्रसवे सविदस्य विदः प्रसव इति प्रसवे सविदस्य विदः प्रसव इति प्रसवैनप्रसवे प्रसवैत्याह हेदप्रसवे प्रसवैत्याह प्रसव इति प्रासवे इत्याह हेदीत्याह सवितृप्रसोदस्य वितृप्रसोद आहेदीत्याह सवितृप्रसोदः आह सवितृप्रसोदस्य वितृप्रसोद आहाह सवितृप्रसोद एवैव सवितृप्रसोद आहाह सवितृप्रसोद एव सवितृप्रसोद एवैव सवितृप्रसोदस्य वितृप्रसोद एवैनमेनमेव सवितृप्रसोदस्य वितृप्रसोद एवैनम् सवितृप्रसोद इति सवितृप्रसोदः एवैनमेनमेवैवैनम् ब्रह्मणा ब्रह्मणैनमेवैवैनम् ब्रह्मणा एनम् ब्रह्मणा ब्रह्मणैनमेनम् ब्रह्मणा देवताभिर्देवताभिर्ब्रह्मणैनमेनम् ब्रह्मणा देवताभिः ब्रह्मणा देवताभिर्देवताभिर्ब्रह्मणा ब्रह्मणा देवताभिरभ्यभि देवताभिर्ब्रह्मणा ब्रह्मणा देवताभिरभि देवताभिरभ्यभि देवताभिर्देवताभिरभिषिञ्चति सिञ्चत्यभिदेवताभिर्देवताभिरभिषिञ्चति अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चत्यन्नस्यान्नस्यान्नस्यान्नस्य सिञ्चत्यभ्यभिषिञ्चत्यन्नस्यान्नस्य सिञ्चत्यन्नस्यान्नस्यान्नस्यान्नस्य सिञ्चति सिञ्चत्यन्नस्यान्नस्याभ्यभ्यन्नस्यान्नस्य सिञ्चति सिञ्चत्यन्नस्यान्नस्याभि अन्नस्यान्नस्याभ्यभ्यन्नस्यान्नस्यान्नस्यान्नस्याभिषिञ्चति सिञ्चत्यभ्यन्नस्यान्नस्यान्नस्यान्नस्याभिषिञ्चति अन्नस्यान्नस्येत्यन्नस्य अन्नस्य अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चत्यन्नस्यान्नस्यान्नस्यान्नस्य सिञ्चत्यभ्यभिषिञ्चत्यन्नस्यान्नस्य सिञ्चत्यन्नस्यान्नस्यान्नस्यान्नस्य सिञ्चति सिञ्चत्यन्नस्यान्नस्यावरुध्यावरुध्यान्नस्यान्नस्य सिञ्चति सिञ्चत्यन्नस्यान्नस्यावरुध्यै अन्नस्यान्नस्यावरुध्यावरुध्यान्नस्यान्नस्यान्नस्यावरुध्यै पुरस्तात् प्रत्यञ्जम् प्रत्यञ्जम् पुरस्तात् पुरस्तात् प्रत्यञ्जमभ्यभि प्रत्यञ्जम् पुरस्तात् पुरस्तात् प्रत्यञ्जमभि प्रत्यञ्जमभ्यभि प्रत्यञ्जम् प्रत्यञ्जमभिषिञ्चति सिञ्चत्यभि प्रत्यञ्जम् प्रत्यञ्जमभिषिञ्चति अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चति पुरस्तात् पुरस्तात् सिञ्चत्यभ्यभिषिञ्चति पुरस्तात् सिञ्चत्पुरस्तात्पुरस्तात् सिञ्चति सिञ्चत्पुरस्ताद्धि पुरस्तात् सिञ्चति सिञ्चत्पुरस्ताद्धि पुरस्ताद्धि पुरस्तात् पुरस्ताभ्यन्प्रदीचेन प्रदीचेन गोहि पुरस्तात् पुरस्ताभ्यप्रदीचेनम् हृप्रदीचेनम् प्रदीचेन गोहे प्रदीचेनमन्नमन्नम् प्रदीचेन गोहे प्रदीचेनमन्नम् प्रदीचेनमन्नमन्नम् प्रदीचेनम् प्रदीचेनमन्नमद्यते द्युतेऽन्नम् प्रदीचेनम् प्रदीचेनमन्नमद्यते अन्नमद्यते द्युतेऽन्नमन्नमद्यते शीर्षतः शीर्षतोऽद्यतेऽन्नमन्नमद्यते शीर्षतः अद्यते शीर्षत शीर्षतोऽद्यते शीर्षतोऽभिशीर्षतोऽद्यते शीर्षतोऽभि शीर्षतोऽभ्यभिशीर्षत शीर्षतोऽभिषिञ्चति सिञ्चत्यभिशीर्षत शीर्षतोऽभिषिञ्चति अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चति शीर्षत शीर्षत सिञ्चत्यभ्यभिषिञ्चति शीर्षतः सिञ्चति शीर्षत शीर्षत सिञ्चति सिञ्चति शीर्षतो हि शीर्षत सिञ्चति सिञ्चति शीर्षतो हि शीर्षतो हि शीर्षत शीर्षतो ह्यन्नमन्नगो हि शीर्षत शीर्षतो ह्यन्नम् ह्यन्नमन्नगो हि ह्यन्नमद्यतेऽद्यतेऽन्नगो हि ह्यन्नमद्यते अन्नमद्यतेऽद्यतेऽन्नमन्नमद्यत आद्यतेऽन्नमन्नमद्यत अद्यत आद्यतेऽद्यत आमुखान्मुखादाद्यतेऽद्यत आमुखाद् आमुखान्मुखादामुखादन्वस्रावयत्यन्वस्रावयति मुखादामुखादन्वस्रावयति मुखादन्वस्रावयत्यन्वस्रावयति मुखान्मुखादन्वस्रावयति मुखतो मुखतोऽन्वस्रावयति मुखान्मुखादन्वस्रावयति मुखतः अन्वस्रावयति मुखतो मुखतोऽन्वस्रावयत्यन्वस्रावयति मुखत एवैव मुखतोऽन्वस्रावयत्यन्वस्रावयति मुखत एव अन्ववस्रावयतीत्यनु अपस्रावयति मुखत एवैव मुखतो मुखत एवास्मा अस्मा एव मुखतो मुखत एवास्मै एवास्मा अस्मा एवैवास्मा अन्नाद्यमन्नाद्यमस्मा एवैवास्मा अन्नाद्यम् अस्मा अन्नाद्यमन्नाद्यमस्मा अस्मा अन्नाद्यम् दधाति दधात्यन्नाद्यमस्मा अस्मा अन्नाद्यम् दधाति अन्नाद्यम् दधाति दधात्यन्नाद्यमन्नाद्यम् दधात्यग्नेरग्नेर्दधात्यन्नाद्यमन्नाद्यम् दधात्यग्नेः अन्नाद्यमित्यन्नाद्यम् ग्नेरग्नेर्दधातिधात्यग्नेस्त्वाग्नेर्दधातिधात्यग्नेस्त्वाग्नेस्त्वाग्नेरग्नेस्त्वा साम्राज्येन साम्राज्येनाभि साम्राज्येनाभ्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि सिञ्चाम्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि साम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चामीति सिञ्चामि सिञ्चामीत्याहारेति सिञ्चामि सिञ्चामीत्याह इत्याहारेदीत्याहैष एष आहेदीत्याहैषः आहैष एष आहाहैष वै वा एष आहाहैष वै एष वै वा एष वा अग्नेरग्नेर्वा एष वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेः सवस्सवोऽग्नेर्वै वा अग्नेः सवः अग्नेः सवस्सवोऽग्नेरग्नेः सवस्तेन तेन सवोऽग्नेरग्नेः सवस्तेन सवस्तेन तेन सवस्सवस्तेनैवैव तेन सवस्सवस्तेनैव तेनैवैव तेन तेनैवैनमेनमेव तेन तेनैवैनम् एवैनमेनमेवैवैनमभ्यानमेवैवैनमभि एनमभ्याभ्येनमेनमभिषिञ्चति सिञ्चत्यभ्येनमेनमभिषिञ्चति अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चति बृहस्पतेर्बृहस्पतेः सिञ्चत्यभ्यभिषिञ्चति बृहस्पतेः सिञ्चति बृहस्पतेर्बृहस्पतेः सिञ्चति सिञ्चति बृहस्पतेस्त्वा त्वा बृहस्पतेः सिञ्चति सिञ्चति बृहस्पतेस्त्वा बृहस्पतेस्त्वा त्वा बृहस्पतेर्बृहस्पतेस्त्वा साम्राज्येन साम्राज्येन त्वा बृहस्पतेर्बृहस्पतेस्त्वा साम्राज्येन साम्राज्येन साम्राज्येन त्वा त्वा साम्राज्येनाभ्यभि साम्राज्येन त्वा त्वा साम्राज्येनाभि साम्राज्येनाभ्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि सिञ्चाम्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि साम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चामीति सिञ्चामि सिञ्चामीत्याहाहेति सिञ्चामि सिञ्चामीत्याह इत्याहाहेदीत्याह ब्रह्म ब्रह्माहेदीत्याह ब्रह्म आह ब्रह्म ब्रह्माः ब्रह्म वै वै ब्रह्माः ब्रह्म वै वै ब्रह्म ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पतिः देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्मणा बृहस्पतिर्ब्रह्मणा ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैवैव ब्रह्मणा बृहस्पतिर्बृहस्पतिर्ब्रह्मणैव ब्रह्मणैवैव ब्रह्मणा ब्रह्मणैवैनमेनमेव ब्रह्मणा ब्रह्मणैवैनम् एवैनमेनमेवैवैनमभ्याभ्येनमेवैवैनमभि एनमभ्याभ्येनमेनमभिषिञ्चति सिञ्चत्यभ्येनमेनमभिषिञ्चति अभिषिञ्चति सिञ्चत्यभ्यभिषिञ्चतीन्द्रस्येन्द्रस्य सिञ्चत्यभ्यभिषिञ्चतीन्द्रस्य सिञ्चतीन्द्रस्येन्द्रस्य सिञ्चति सिञ्चतीन्द्रस्य त्वा त्वेन्द्रस्य सिञ्चति सिञ्चतीन्द्रस्य त्वा इन्द्रस्य त्वा त्वेन्द्रस्येन्द्रस्य त्वा साम्राज्येन साम्राज्येन त्वेन्द्रस्येन्द्रस्य त्वा साम्राज्येन त्वा साम्राज्येन साम्राज्येन त्वा त्वा साम्राज्येनाभ्यभि साम्राज्येन त्वा त्वा साम्राज्येनाभि साम्राज्येनाभ्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि सिञ्चाम्यभि साम्राज्येन साम्राज्येनाभिषिञ्चामि साम्राज्येनेति साम्राज्येन अभिषिञ्चामि सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चाम्यभ्यभिषिञ्चामीति सिञ्चामीति सिञ्चामि सिञ्चामीत्याहाहेति सिञ्चामि सिञ्चामीत्याह इत्याहाहेदीत्याहेन्द्रियमिन्द्रियमाहेदीत्याहेन्द्रियम् आहेन्द्रियमिन्द्रियमाहेन्द्रियमेवैवेन्द्रियमाहेन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेवास्मिन्नस्मिन्नेवेन्द्रियमिन्द्रियमेवास्मिन्नु एवास्मिन्नस्मिन्नेवैवास्मिन्नुपरिष्टादुपरिष्टादस्मिन्नेवैवास्मिन्नुपरिष्टाद् अस्मिन्नुपरिष्टादुपरिष्टादस्मिन्नस्मिन्नुपरिष्टाद्दधाति परिष्टाद्दधात्यपरिष्टाद्दधात्यपरिष्टाद्दधात्येतदेतद्दधात्यपरिष्टाद्दधात्येतद्वैवा एतद्दधात्यदधात्येतद्वै राजसूयस्य राजसूयस्य वा एतदेतद्वै राजसूयस्य वैराजसूयस्य राजसूयस्य वै वैराजसूयस्य रूपगो रूपगो राजसूयस्य वै वैराजसूयस्य रूपम् राजसूयस्य रूपगो रूपगो राजसूयस्य राजसूयस्य रूपं यो यो रूपगो राजसूयस्य राजसूयस्य रूपं यः राजसूयस्येति राजा सूयश्च रूपं यो यो रूपगो रूपं य एवमेवं यो रूपगो रूपं य एवम् एवमेवं यो य एवं विद्वान् विद्वानेवं यो य एवं विद्वान् एवं विद्वान् विद्वानेवमेवं विद्वान् अग्निमग्निं विद्वान् एवमेवं विद्वान् अग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते अग्निम् विद्वान् विद्वानग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुत उभावुभौ चिनुते अग्निमग्निम् चिनुत उभौ चिनुत उभावुभौ चिनुते चिनुत उभावेवैवोभौ चिनुते चिनुत उभावेव उभावेवैवो भावुभावेव लोकौ लोकावेवो भावुभावेव लोकौ एव लोकौ लोकावेवैव लोकावभ्यभिलोकावेवैव लोकावभि लोकावभ्यभिलोकौ लोकावभिजयति चेत्यभिलोकौ लोकावभिजयति अभिजयति चेत्यभ्यभिजयति यो योजयेत्यभ्यभिजयति यः जयति यो योजयति जयति यश्च च योजयति जयति यश्च यश्च च यो यश्च राजसूयेन राजसूयेन च यो यश्च राजसूयेन च राजसूयेन राजसूयेन च राजसूयेने जानस्येजानस्य राजसूयेन च राजसूयेने जानस्य राजसूयेने जानस्येजानस्य राजसूयेन राजसूयेने जानस्य यो यहि जानस्य राजसूयेन राजसूयेने जानस्य यः राजसूयेनेत राजा सूयेन ईजानस्य यो यहि जानस्येजानस्य यश्च च यहि जानस्येजानस्येश्च यश्च च यो यश्चाग्निजितश्च यो यश्चाग्निजितः चाग्निजितो निजितश्च चाग्निजित इन्द्रस्येन्द्रस्याग्निजितश्च चाग्निजित इन्द्रस्य अग्निजित इन्द्रस्येन्द्रस्याग्निजितो अग्निजित इन्द्रस्य शुशुभाणस्य शुशुभाणस्येन्द्रस्याग्निजितो अग्निजित इन्द्रस्य शुशुभाणस्य अग्निजित इत्यग्निजितः इन्द्रस्य शुशुभाणस्य शुशुभाणस्येन्द्रस्येन्द्रस्य शुशुभाणस्य दशधा दशधा शुशुभाणस्येन्द्रस्येन्द्रस्य शुशुभाणस्य दशधा शुशुभाणस्य दशधा दशधा शुशुभाणस्य शुशुभाणस्य दशधेन्द्रियमिन्द्रियम् दशधा शुशुभाणस्य शुशुभाणस्य दशधेन्द्रियम् दशधेन्द्रियमिन्द्रियम् दशधा दशधेन्द्रियम् वीर्यम् वीर्यमिन्द्रियम् दशधा दशधेन्द्रियम् वीर्यम् दशधेति दशाधा इन्द्रियम् वीर्यम् वीर्यमिन्द्रियमिन्द्रियम् वीर्यम् परापरा वीर्यमिन्द्रियमिन्द्रियम् वीर्यम् परा वीर्यम् परापरा वीर्यम् वीर्यम् परापतदपतत्परा वीर्यम् वीर्यम् परापतत् परापतदपदत्परापरापदत्तक्कदपदत्परापरापदत्तत् अवदत्तक्कदपदपदत्तद्देवादेवास्तदपदपदत्तद्देवाः तद्देवादेवास्तत्तद्देवास्सौत्रामण्यासौत्रामण्यादेवास्तत्तद्देवास्सौत्रामण्याः समभरन्नभरन् सगुं समभरन् श्रूयते श्रूयते भरन् सगुं समभरन् श्रूयते भरन् श्रूयते श्रूयते भरन्नभरन् श्रूयते वै वै श्रूयते भरन्नभरन् श्रूयते वै श्रूयते वै वै श्रूयते श्रूयते वा एष एष वै श्रूयते श्रूयते वा एषः वा एष एष वै वा एष योय एष वै वा एष यः एष योय एष एष योग्निमग्निय एष एष योग्निम् योऽग्निमग्नियो योऽग्निम् चिनुते चिनुते अग्नियो योऽग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुते अग्निमग्निम् चिनुते अग्निमग्निम् चिनुते अग्निम् चिनुते अग्निमग्निम् चिनुते चिनुते अग्निम् चित्वा चित्वाग्निम् चिनुते चिनुते अग्निम् चित्वा अग्निम् चित्वा चित्वाग्निमग्निम् चित्वा सौत्रामण्यासौ ऊत्रामण्या चित्वाग्निमग्निम् चित्वा सौत्रामण्या ्रियमिन्द्रियञ्जेतयजेतेन्द्रियमेवैवेन्द्रियञ्जेतयजेतेन्द्रियमेव इन्द्रियमेवैवेन्द्रियमिन्द्रियमेव वीर्यम् वीर्यमेवेन्द्रियमिन्द्रियमेव वीर्यम् एव वीर्यम् वीर्यमेवैव वीर्यगुम् संभृत्य संभृत्य वीर्यमेवैव वीर्यगुम् संभृत्य वीर्यगुम् संभृत्य संभृत्य वीर्यम् वीर्यगुम् संभृत्यात्मन्नात्मन् संभृत्य वीर्यम् वीर्यगुम् संभृत्यात्मन् संभृत्यात्मन्नात्मन् संभृत्य संभृत्यात्मन् धत्ते धत्त आत्मन् संभृत्य संभृत्यात्मन् धत्ते संभृत्ये च संभृत्य आत्मन् धत्ते धत्त आत्मन्नात्मन् धत्ते धत्त इति धत्ते सजोरब्धोऽयावभिरयावभिरब्धः सजोः सजोरब्धोऽयावभिः सजोरिति सा जूः अब्धोऽयावभिरयावभिरब्धोऽब्धोऽयावभिः सजोः सजोरयावभिरब्धोऽब्धोऽयावभिः सजोः अयावभिः सजोः सजोरयावभिरयावभिः सजोरुषा उषाः सजोरयावभिरयावभिः सजोरुषाः अयावभिरत्ययावाभिः सजोरुषा उषाः सजोः सजोरुषा अरुणीभिरुणीभिरुषाः सजोः सजोरुषा अरुणीभिः सजोरिति साजोः उषा अरुणीभिरुणीभिरुषा उषा अरुणीभिः सजोः सजोररुणीभिरुषा उषा अरुणीभिः सजोः अरुणेभिः सजोः सजोररुणीभिरुणीभिः सजोः सूर्यः सूर्यः सजोररुणीभिरुणीभिः सजोः सूर्यः एतसेन सजोरिति साजूः सूर्य एतसेन इतसेन सूर्य एतसेन सजोषौ सजोषावेतसेन सूर्य सूर्य एतसेन सजोषौ एतसेन सजोषौ सजोषावेतसेनैतसेनसजोषाश्विनाश्विना सजोषावेतसेनैतसेन सजोषाश्विना सजोषावश्विनाश्विना सजोषौ सजोषावश्विना दगुंसोभिर्तगुंसोभिरश्विना सजोषौ सजोषावश्विना दगुंसोभिः सजोषाविदिसाजोषौ अश्विनालगुंसोभिर्तगुंसोभिरश्विनाश्विनादगुंसोभिस्तजोस्तजोर्तगुंसोभिरश्विनाश्विनादगुंसोभिस्तजोः अग्निर्वैश्वानरोवैश्वानरोऽग्निरग्निर्वैश्वानरइडाभिरिडाभिर्वैश्वानरोऽग्निरग्निर्वैश्वानरइडाभिः संवत्सरेण संवत्सरेण संवत्सरेणैवास्मा संवत्सरेण संवत्सरेणैवास्मै संवत्सरेणेति संवत्सरम् सदृण एवास्मास्मा एवैवास्मै पशून् पशूनस्मा एवैवास्मै पशून् अस्मै पशून् पशूनस्मास्मै पशून् प्रप्रपशूनस्मास्मै पशून् प्र पशून् प्रप्रपशून् पशून् प्रजनयति जनयति प्रपशून् पशून् प्रजनयति प्रजनयति जनयति प्रजनयति दर्भस्तम्भे दर्भस्तम्भे जनयति प्रजनयति दर्भस्तम्भे जनयति दर्भस्तम्भे दर्भस्तम्भे जनयति जनयति दर्भस्तम्भे जुहोति जुहोति दर्भस्तम्भे जनयति जनयति दर्भस्तम्भे जुहोति दर्भस्तम्भे जुहोति जुहोति दर्भस्तम्भे दर्भस्तम्भे जुहोति यज्जुहोति दर्भस्तम्भे दर्भस्तम्भे जुहोति यद् दर्भस्तम्भ इति दर्भास्तम्भे जुहोति यद्यज्जुहोति जुहोति यद्वै वै यज्जुहोति जुहोति यद्वै यद्वै वै यद्यद्वा अस्या अस्या वै यद्यद्वा अस्याः वा अस्या अस्या वै वा अस्या अमृतमृतमस्या वै वा अस्या अमृतम् अस्या अमृतमृतमस्या अस्या अमृतम् यद्यदमृतमस्या अस्या अमृतम् यद् अमृतम् यद्यदमृतमृतम् यद्वीर्यम् वीर्यम् यदमृतमृतम् यद्वीर्यम् यद्वीर्यम् वीर्यम् यद्यद्वीर्यम् तत्तद्वीर्यम् यद्यद्वीर्यम् तद् वीर्यम् तत्तद्वीर्यम् वीर्यम् तद्दर्भा दर्भास्तद्वीर्यम् वीर्यम् तद्दर्भा तद्दर्भा दर्भास्तद्दर्भास्तस्मिग्गुस्तस्मिन् दर्भास्तद्दर्भास्तस्मिन् दर्भास्तस्मिग्गुस्तस्मिन् दर्भा दर्भास्तस्मिन् जुहोति जुहोति तस्मिन् दर्भा दर्भास्तस्मिन् जुहोति तस्मिन् जुहोति जुहोति तस्मिग्गुस्तस्मिन् जुहोति प्रजुहोति तस्मिग्गुस्तस्मिन् जुहोति प्र जुहोति प्रजुहोति जुहोति प्रैवैव प्रजुहोति जुहोति प्रैव प्रैवैव प्रैव जायते जायत एव प्रैव जायते एव जायते जायत एवैव जायतेऽन्नादोऽन्नादो जायत एवैव जायतेऽन्नादः जायतेऽन्नादो अन्नादो जायते जायतेऽन्नादो भवति भवत्यन्नादो जायते जायतेऽन्नादो भवति अन्नादो भवति भवत्यन्नादोऽन्नादो भवति यस्य यस्य भवत्यन्नादोऽन्नादो भवति यस्य अन्नाद इत्यन्नादः भवति यस्य यस्य भवति भवति यस्यैवमेवं यस्य भवति भवति यस्यैवम् यस्यैवमेवं यस्य यस्यैवं जह्वति जह्वत्येवं यस्य यस्यैवं जह्वति एवं जह्वति जह्वत्येवमेवं जह्वत्येता एता जह्वत्येवमेवं जह्वत्येताः जह्वत्येता एता जह्वति जह्वत्येता वै वा एता जह्वति जह्वत्येता वै एता वै वा एता एता वै देवता देवता वा एता एता वै देवताः वै देवता देवता वै वै देवता अग्नेरग्नेर्देवता वै वै देवता अग्नेः देवता अग्नेरग्नेर्देवता देवता अग्नेः पुरस्ताद्भागाः पुरस्ताद्भागा अग्नेर्देवता देवता अग्नेः पुरस्ताद्भागाः पुरस्ताद्भागा अग्नेरग्नेः पुरस्ताद्भागास्तास्ताः पुरस्ताद्भागा अग्नेरग्नेः पुरस्ताद्भागास्ताः पुरस्ताद्भागास्तास्ताः पुरस्ताद्भागाः पुरस्ताद्भागास्ता एवैव ताः पुरस्ताद्भागाः पुरस्ताद्भागास्ता एव पुरस्ताद्भागा इति पुरस्ताद्भागः ता एवैव तास्ता एव प्रीणाति प्रीणात्येव तास्ता एव प्रीणाति एव प्रीणाति प्रीणात्येवैव प्रीणात्यथो अथो प्रीणात्येवैव प्रीणात्यथो प्रीणात्यथो अथो प्रीणादि प्रीणात्यथो चक्षुश्चक्षरथो प्रीणादि प्रीणात्यथो चक्षुः अथो चक्षुश्चक्षरथो अथो चक्षुरेवैव चक्षरथो अथो चक्षुरेव अथो इत्यथो चक्षुरेवैव चक्षुश्चक्षुरेवाग्नेरग्नेरेव चक्षुश्चक्षुरेवाग्नेः एवाग्नेरग्नेरेवैवाग्नेः पुरस्ताः पुरस्तादग्नेरेवैवाग्नेः पुरस्ताः अग्नेः पुरस्तात् पुरस्तादग्नेरग्नेः पुरस्तात् प्रतिप्रति पुरस्तादग्नेरग्नेः पुरस्तात् प्रति पुरस्तात् प्रतिप्रति पुरस्तात् पुरस्तात् प्रतिदधाति दधाति प्रतिपुरस्तात् पुरस्तात् प्रतिदधाति प्रतिदधाति दधाति प्रति प्रतिदधात्यनन्धोऽनन्धो दधाति प्रति प्रतिदधात्यनन्धः दधात्यनन्धोऽनन्धो दधाति दधात्यनन्धो भवति भवत्यनन्धो दधाति दधात्यनन्धो भवति अनन्धो भवति भवत्यनन्धोऽनन्धो भवति यो यो भवत्यनन्धोऽनन्धो भवति यः भवति यो यो भवति भवति य एवमेवं यो भवति भवति य एवम् एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदाप आपो वेदैवमेवं वेदापः वेदाप आपो वेद वेदापो वै वा आपो वेद वेदापो वै आपो वै वा आप आपो वा इदमिदं वा आप आपो वा इदम् वा इदमिदं वै वा इदमग्रेग्र इदं वै वा इदमग्रे इदमग्रेग्र इदमिदमग्रे सलिलं सलिलमग्र इदमिदमग्रे सलिलम् सलिलमग्रे क्रे सलिलमासीत् सलिलमग्रे क्रे सलिलमासीत् सलिलमासीदासीत् सलिलगुं सलिलमासीत् स आसीत् सलिलगुं सलिलमासीत् स आसीत् स आसीदासीत् स प्रजापतिः प्रजापतिः स आसीदासीत् स प्रजापतिः स प्रजापतिः प्रजापतिः स प्रजापतिः पुष्करवर्णे पुष्करवर्णे प्रजापतिः स प्रजापतिः पुष्करवर्णे प्रजापतिः पुष्करवर्णे पुष्करवर्णे प्रजापतिः प्रजापतिः पुष्करवर्णे वातो वादः पुष्करवर्णे प्रजापतिः प्रजापतिः पुष्करवर्णे वादः प्रजापतिः पुष्करवर्णे वातो वादः पुष्करवर्णे पुष्करवर्णे वातो भूतो भूतो वादः पुष्करवर्णे पुष्करवर्णे वातो भूतः पुष्करवर्ण इति पुष्करवर्णे वातो भूतो भूतो वातो वातो भूतो लेलायत लेलायत् भूतो वातो वातो भूतो लेलायत् भूतो लेलायत लेलायत् भूतो भूतो लेलायत् ससो लेलायत् भूतो भूतो लेलायत् स अलेलायत् ससो लेलायत लेलायत् सप्रतिष्ठाम् प्रतिष्ठागुंसो लेलायत लेलायत् सप्रतिष्ठाम् सप्रतिष्ठाम् प्रतिष्ठागुंस सप्रतिष्ठान्न प्रतिष्ठागुंस सप्रतिष्ठान्न प्रतिष्ठान्न प्रतिष्ठाम् प्रतिष्ठान्नाविन्दता विन्दत प्रतिष्ठाम् प्रतिष्ठान्नाविन्दत प्रतिष्ठाम् प्रतिष्ठाम् नाविन्दता विन्दतनमाविन्दत ससो विन्दतननाविन्दतसः अविन्दत ससो विन्दता विन्दत स एतदेतत् सो विन्दना विन्दत स एतत् स एतदेतत् सस एतदपामपामेतत् सस एतदपाम् एतदपामपामेतदेतदपाङ्कुलायम् कुलायमपामेतदेतदपाङ्कुलायम् अपाङ्कुलायङ्कुलायमपामपाङ्कुलायमपश्यदपश्यत्कुलायमपामपाङ्कुलायमपश्यत् कुलायमपश्यदपश्यत्कुलायङ्कुलायमपश्यत्तस्मिग्रस्तस्मिन्नपश्यत्कुलायङ्कुलायमपश्यत्तस्मिन् अपश्यत्तस्मिग्रस्तस्मिन्नपश्यदपश्यत्तस्मिन्नग्निमग्निन्दस्मिन्नपश्यदपश्यत्तस्मिन्नग्निम् तस्मिन्नग्निमग्निन्दस्मिग्रस्तस्मिन्नग्निमचिनुताचिनुताग्निन्दस्मिग्रस्तस्मिन्नग्निमचिनुताग्निमचिनुताचिनुताग्निमग्निमचिनुतत्तदचिनुताग्निमग्निमचिनुतत् अचिनुतत्तदचिनुताचिनुतदियमियन्तदचिनुताचिनुतदियम्तदियमियन्तत्तदियमभवदभवदियन्तत्तदियमभवद् इयमभवदभवदियमियमभवत्ततस्ततो भवदियमियमभवत्ततः ततो वै वै ततस्ततो वै स वै ततस्ततो वै स वै स वै वै स प्रतिप्रति स वै वै स प्रति स प्रतिप्रति स प्रत्यतिष्ठत् तिष्ठत्प्रति स प्रत्यतिष्ठत् प्रत्यतिष्ठत् तिष्ठत्प्रति प्रत्यतिष्ठद्यां यामतिष्ठत्प्रति प्रत्यतिष्ठद्याम् अतिष्ठद्यां यामतिष्ठत् तिष्ठद्यां पुरस्तात् पुरस्ताद्यामतिष्ठत् तिष्ठद्यां पुरस्तात् यां पुरस्तात् पुरस्ताद्यां यां पुरस्तादुपादधादुपादधात् पुरस्ताद्यां यां पुरस्तादुपादधात् पुरस्तादुपादधादुपादधात् पुरस्तात् पुरस्तादुपादधात् तत्तदुपादधात् पुरस्तात् पुरस्तादुपादधात् तत् उपादधात् तत्तदुपादधादुपादधात् तच्छरश्शरस्तदुपादधादुपादधात् तच्छरः उपादधादित्युपा अदधात् तच्छरश्शरस्तत्तच्छिरा भवदभवच्छरस्तत्तच्छिरा भवद शिरा भवदभवच्छरशिरा भवत्सा सा भवच्छरशिरा भवत्सा अभवत्सा सा भवदभवत्सा प्राची प्राची सा भवदभवत्सा प्राची सा प्राची प्राची सा प्राची दिग् दिक् प्राची सा प्राची दिग् प्राची दिग् दिक् प्राची प्राची दिग्यां यां दिक् प्राची प्राची दिग्यां दिग्यां यां दिग् दिग्यां दक्षिणतो दक्षिणतो यां दिग् दिग्यां दक्षिणतः यां दक्षिणतो दक्षिणतो यां यां दक्षिणत उपादधादुपादधात् दक्षिणतो यां यां दक्षिणत उपादधात् दक्षिणत उपादधादुपादधात् दक्षिणतो दक्षिणत उपादधात् स उपादधात् दक्षिणतो दक्षिणत उपादधात् स उपादधात् स उपादधादुपादधात् स दक्षिणो दक्षिणः स उपादधादुपादधात् स दक्षिणः उपादधादित्युपा अदधात् स दक्षिणो दक्षिणः स दक्षिणः पक्षः पक्षो दक्षिणः स दक्षिणः पक्षः दक्षिणः पक्षः पक्षो दक्षिणो दक्षिणः पक्षो भवदभवत् पक्षो दक्षिणो दक्षिणः पक्षो भवद् पक्षो भवदभवत् पक्षः पक्षो भवत्सा सा भवत्पक्षः पक्षो भवत्सा भवत्सा सा भवदभवत्सा दक्षिणा दक्षिणा सा भवदभवत्सा दक्षिणा सा दक्षिणा दक्षिणा सा दक्षिणा दिग् दिग् दक्षिणा सा दक्षिणा दिग् दक्षिणा दिग् दिग् दक्षिणा दक्षिणा दिग्यां यां दिग् दक्षिणा दक्षिणा दिग्यां दिग्यां यां दिग् दिग्यां पश्चात् पश्चाद्यां दिग् दिग्यां पश्चात् यां पश्चात् पश्चाद्यां यां पश्चादुपादधादुपादधात् पश्चाद्यां यां पश्चादुपादधात् पश्चादुपादधादुपादधात् पश्चात् पश्चादुपादधात् तत्तदुपादधात् पश्चात् पश्चादुपादधात् तद् उपादधात् तत्तदुपादधादुपादधात् तत्पुच्छम् पुच्छम् तदुपादधादुपादधात् तत्पुच्छम् उपादधादित्युपादधात् तत्पुच्छम् पुच्छन् तत्तत्पुच्छमभवदभवत्पुच्छन् तत्तत्पुच्छमभवद् पुच्छमभवदभवत्पुच्छम् पुच्छमभवत्सा सा भवत्पुच्छम् पुच्छमभवत्सा अभवत्सा सा भवदभवत्सा प्रतीची प्रतीची सा भवदभवत्सा प्रतीची सा प्रतीची प्रतीची सा प्रतीची दिग्दिक् प्रतीची सा प्रतीची दिगु प्रतीची दिग्दिक् प्रतीची प्रतीची दिग्यान् यान् दिक् प्रतीची प्रतीची दिग्याम् दिग्यान् यान् दिग्दिग्यामुत्तरत उत्तरतो यान् दिग्दिग्यामुत्तरतः यामुत्तरत उत्तरतो यान् यामुत्तरत उपादधादुपादधादुत्तरतो यान् यामुत्तरत उपादधात् उत्तरत उपादधादुपादधादुत्तरत उत्तरत उपादधात् स स उपादधादुत्तरत उत्तरत उपादधात् सः उत्तरत इत्युदुत्तरतः उपादधात् स स उपादधादुपादधात् स उत्तर उत्तरस्य उपादधादुपादधात् स उत्तरः उपादधादित्युपादधात् स उत्तर उत्तरस्य स उत्तरः पक्षः पक्ष उत्तरस्य स उत्तरः पक्षः उत्तरः पक्षः पक्ष उत्तर उत्तरः पक्षो भवन भवत् पक्ष उत्तर उत्तरः पक्षो भवत् उत्तर इत्युदुत्तरः पक्षो भवदभवत् पक्षः पक्षो भवत्सा सा भवत्पक्षः पक्षो भवत्सा अभवत्सा सा भवदभवत्सोदीच्युदीची सा भवदभवत्सोदीची सोदीच्युदीची सा सोदीची दिग्दिगुदीची सा सोदीची दिगुदीची दिग्दिगुदीच्युदीची दिग्यायान् दिगुदीच्युदीची दिग्याम् दिग्याय्यान् दिग्दिग्यामुपरिष्टादुपरिष्टाद्यान् दिग्दिग्यामुपरिष्टात् यामुपरिष्टादुपरिष्टाद्यायामुपरिष्टादुपादधादुपादधादुपरिष्टाद्यायामुपरिष्टादुपादधात् उपरिष्टादुपादधादुपादधादुपरिष्टादुपरिष्टादुपादधात्पत्तदुपादधादुपरिष्टादुपरिष्टादुपादधात्तदुपादधात्तत्तदुपादधादुपादधात्तत्पृष्ठम् पृष्ठम् तदुपादधादुपादधात्तत्पृष्ठम् उपादधादित्युपादधात् तत्पृष्ठम् पृष्ठम् तत्तत्पृष्ठमभवदभवत्पृष्ठम् तत्तत्पृष्ठमभवत् पृष्ठमभवदभवत्पृष्ठम् पृष्ठमभवत्सा सा भवत्पृष्ठम् पृष्ठमभवत्सा अभवत्सा सा भवदभवत्सोर्ध्वोर्ध्वा सा भवदभवत्सोर्ध्वा सोर्ध्वोर्ध्वा सा सोर्ध्वा दिग्दिघोर्ध्वा सा सोर्ध्वादिगु ओर्ध्वा दिग्दिघोर्ध्वोर्ध्वा दिगियमियम् दिघोर्ध्वोर्ध्वा दिगियम् दिगियमियम् दिग्दिगियम् वै वा इयम् दिग्दिगियम् वै इयम् वै वा इयमियम् वा अग्निरग्निर्वा इयमियम् वा अग्निः वा अग्निरग्निर्वै वा अग्निःपञ्चेष्टकः पञ्चेष्टकोऽग्निर्वै वा अग्निःपञ्चेष्टकः अग्निःपञ्चेष्टकः पञ्चेष्टकोऽग्निरग्निःपञ्चेष्टकस्तस्मात् तस्मात् पञ्चेष्टकोऽग्निरग्निःपञ्चेष्टकस्तस्मात् पञ्चेष्टकस्तस्मात्तस्मात् पञ्चेष्टकः पञ्चेष्टकस्तस्माद्यद्यत्तस्मात् पञ्चेष्टकः पञ्चेष्टकस्तस्माद्यत् पञ्चेष्टक इति पञ्चाष्टकः तस्माद्यद्यत्तस्मात्तस्माद्यदस्यामस्यां यत्तस्मात्तस्माद्यदस्याम् यदस्यामस्यां यद्यदस्यां खनन्ति खनन्त्यस्यां यद्यदस्यां खनन्ति अस्यां खनन्ति खनन्त्यस्यामस्यां खनन्त्यभ्यभि खनन्त्यस्यामस्यां खनन्त्यभि खनन्त्यभ्यभि खनन्ति खनन्त्यभीष्टकामिष्टकामभि खनन्ति खनन्त्यभीष्टकाम् अभीष्टकामिष्टकामभ्यभीष्टकान् तृन्दन्ति तृन्दन्तीष्टकामभ्यभीष्टकान् तृन्दन्ति इष्टकान् तृन्दन्ति तृन्दन्तीष्टकामिष्टकान् तृन्दन्त्यभ्यभि तृन्दन्तीष्टकामिष्टकान् तृन्दन्त्यभि तृन्दन्त्यभ्यभि तृन्दन्ति तृन्दन्त्यभिशर्करागोशर्करामभितृन्दन्ति तृन्दन्त्यभिशर्कराम् अभिशर्करागोशर्करामभ्यभिशर्करागोसर्वा सर्वा शर्करामभ्यभिशर्करागोसर्वा शर्करागोसर्वा सर्वा शर्करागोशर्करागोसर्वा वै वै सर्वा शर्करागोशर्करागोसर्वा वै सर्वा वै वै सर्वा सर्वा वा इयमियम् वै सर्वा सर्वा वा इयम् वा इयमयम् वै वा इयम् वयोभ्यो वयोभ्ययम् वै वा इयम् वयोभ्य इयम् वयोभ्यो वयोभ्ययमयम् वयोभ्यो नक्तम् नक्तम् वयोभ्ययमयम् वयोभ्यो नक्तम् वयोभ्यो नक्तम् नक्तम् वयोभ्यो वयोभ्यो नक्तम् दृशे दृशे नक्तम् वयोभ्यो वयोभ्यो नक्तम् दृशे वयोभ्य इति वयः भ्यः नक्तम् दृशे दृशे नक्तम् नक्तम् दृशे दीप्यते दीप्यते दृशे नक्तम् नक्तम् दृशे दीप्यते दृशे दीप्यते दीप्यते दृशे दृशे दीप्यते तस्मात् तस्माद्दीप्यते दृशे दृशे दीप्यते तस्मात् दीप्यते तस्मात् तस्माद्दीप्यते दीप्यते तस्मादिमामिमान् तस्माद्दीप्यते दीप्यते तस्मादिमाम् तस्मादिमामिमान् तस्मात् तस्मादिमाम् वयागुंसि वयागुंसीमान् तस्मात् तस्मादिमाम् वयागुंसि इमाम् वयागुंसि वयागुंसीमामिमाम् वयागुंसि नक्तम् नक्तम् वयागुंसीमामिमाम् वयागुंसि नक्तम् वयागुंसि नक्तम् नक्तम् वयागुंसि वयागुंसि नक्तम् नक्तम् वयागुंसि वयागुंसि नक्तम् नक्तन्नर्नक्तन्नक्तन्नाध्यधिनक्तन्नक्तन्नाधि माध्यधिननाध्यासत आसते धिननाध्यासते अध्यासत आसते ध्यध्यासते यो य आसते ध्यध्यासते यः आसते यो य आसत आसतेय एवमेवञ्ज आसत आसतेय एवम् य एवमेवञ्जोय एवम् विद्वान् विद्वानेवञ्जोय एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानग्निमग्निम् विद्वानेवमेवम् विद्वानग्निम् विद्वानग्निमग्निम् विद्वान् विद्वानग्निम् चिनुते चिनुते अग्निम् विद्वान् विद्वानग्निम् चिनुते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुते प्रति प्रतिचिनुते अग्निमग्निम् चिनुते प्रति चिनुते प्रति प्रतिचिनुते चिनुते प्रत्येवैव प्रतिचिनुते चिनुते प्रत्येव प्रत्येवैव प्रति प्रत्येव तिष्ठति तिष्ठत्येव प्रति प्रत्येव तिष्ठति एव तिष्ठति तिष्ठत्येवैव तिष्ठत्यभ्यभितिष्ठत्येवैव तिष्ठत्यभि तिष्ठत्यभ्यभितिष्ठति तिष्ठत्यभिदिशो दिशो भितिष्ठति तिष्ठत्यभिदिशः अभिदिशो दिशोऽभ्यभिदिशो जयति जयति दिशोऽभ्यभिदिशो जयति दिशो जयति जयति दिशो दिशो जयत्याज्ञेय आज्ञेयो जयति दिशो दिशो जयत्याज्ञेयः जयत्याज्ञेय आज्ञेयो जयति जयत्याज्ञेयो वै वा आज्ञेयो जयति जयत्याज्ञेयो वै आग्नेयो वैव आग्नेय आग्नेयो वै ब्राह्मणो ब्राह्मणो वा आग्नेय आग्नेयो वै ब्राह्मणः वै ब्राह्मणो ब्राह्मणो वै वै ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो वै वै ब्राह्मणस्तस्मात् ब्राह्मणस्तस्मात् तस्मात् ब्राह्मणो ब्राह्मणस्तस्मात् ब्राह्मणाय ब्राह्मणाय तस्मात् ब्राह्मणो ब्राह्मणस्तस्मात् ब्राह्मणाय तस्मात् ब्राह्मणाय ब्राह्मणाय तस्मात् तस्मात् ब्राह्मणाय सर्वासु सर्वासु ब्राह्मणाय तस्मात् तस्मात् ब्राह्मणाय सर्वासु ब्राह्मणाय सर्वासु सर्वासु ब्राह्मणाय ब्राह्मणाय सर्वासु दिक्षु दिक्षु सर्वासु ब्राह्मणाय ब्राह्मणाय सर्वासु दिक्षु सर्वासु दिक्षु दिक्षु सर्वासु सर्वासु दिक्ष्वर्धकमर्धकम् दिक्षु सर्वासु सर्वासु दिक्ष्वर्धकम् दिक्ष्वर्धकमर्धकम् दिक्षु दिक्ष्वर्धकग्स्वागस्वामर्धकम् दिक्षु दिक्ष्वर्धकग्स्वाम् अर्धकग्स्वागस्वामर्धकमर्धकग्स्वामेवैव स्वामर्धकमर्धकग्स्वामेव स्वामेवैव स्वागस्वामेव तत्तदेव स्वागस्वामेव तत् एव तत्तदेवैव तद्दिशन् दिशन् तदेवैव तद्दिशम् तद्दिशन् दिशन् तत्तद्दिशमन्वरदिशन् तत्तद्दिशमनु दिशमन्वरदिशन् दिशमन्वेत्येत्यनदिशन्दिशमन्वेति अन्वेत्येत्यन्वन्वेत्यपामपामेत्यन्वन्वेत्यपामपामेत्येत्यपाम् वैवा अपामेत्येत्यपाम् वै अपाम् वैवा अपामपाम् वा अग्निरग्निर्वा अपामपाम् वा अग्निः वा अग्निरग्निर्वैवा अग्निः कुलायम् कुलायमग्निर्वैवा अग्निः कुलायम् अग्निः कुलायम् कुलायमग्निरग्निः कुलायम् तस्मात् तस्मात् कुलायमग्निरग्निः कुलायम् तस्मात् कुलायम् तस्मात् तस्मात् कुलायम् कुलायम् तस्मादापस्तस्मात् कुलायम् कुलायम् तस्मादापः तस्मादाप आपस्तस्मात् तस्मादापोऽग्निमग्निमापस्तस्मात् तस्मादापोऽग्निम् आपोऽग्निमग्निमाप आपोऽग्निगोहारुकाहारुका अग्निमाप आपोऽग्निगोहारुकाः अग्निमाहारुकाहारुका अग्निमग्निगोहारुका स्वागु स्वागोहारुका अग्निमग्निगोहारुका स्वाम् स्वागु स्वागोहारुकाहारुका स्वामेवैव स्वागोहारुकाहारुका स्वामेव स्वामेवैव स्वागु स्वामेव तत्तदेव स्वागु स्वामेव तत् एव तत्तदेवैव तद्योनिन्योनिन्तदेवैव तद्योनिम् तद्योनियोनिम् तत्तद्योनिम् प्रप्रयोनिम् तत्तद्योनिम् प्र योनिम् प्रप्रयोनियोनिम् प्रविशन्ति विशन्ति प्रयोनियोनिम् प्रविशन्ति प्रविशन्ति विशन्ति प्रप्रविशन्ति विशन्तीति विशन्ति संवत्सरमुख्यमुख्यगो संवत्सरगो संवत्सरमुख्यम् भृत्वा भृत्वाक्षरगो संवत्सरगो संवत्सरमुख्यम् भृत्वा संवत्सरमिति संवत्सरम् मुख्यम् भृत्वा भृत्वाक्षमुख्यम् भृत्वा द्वितीये द्वितीये भृत्वाक्षमुख्यम् भृत्वा द्वितीये भृत्वा द्वितीये द्वितीये भृत्वा भृत्वा द्वितीये संवत्सरे संवत्सरे द्वितीये भृत्वा भृत्वा द्वितीये संवत्सरे द्वितीये संवत्सरे संवत्सरे द्वितीये द्वितीये संवत्सराग्नेयमाग्नेयगो संवत्सरे द्वितीये द्वितीये संवत्सराग्नेयम् संवत्सराग्नेयमाग्नेयगो संवत्सरे संवत्सराग्नेयमष्टाकपालमष्टाकपालमाग्नेयगो संवत्सरे संवत्सराग्नेयमष्टाकपालम् संवत्सरेति संवत्सरे आग्नेयमष्टाकपालमष्टाकपालमाग्नेयमाग्नेयमष्टाकपालमण्डलनरष्टाकपालमाग्नेयमाग्नेयमष्टाकपालम्निः अष्टाकपालम् निर्निरष्टाकपालमष्टाकपालम् निर्भवेत् तवेन्निरष्टाकपालमष्टाकपालम् निर्भवेत् अष्टाकपालमित्यष्टाकपालम् निर्भवेद्वपेन्निर्निर्वपेदैन्द्रमैन्द्रम् वपेन्निर्निर्वपेदैन्द्रम् वपेदैन्द्रमैन्द्रम् वपेद्वपेदैन्द्रमेकादशकपालमेकादशकपालमैन्द्रम् वपेद्वपेदैन्द्रमेकादशकपालम् ऐन्द्रमेकादशकपालमेकादशकपालमैन्द्रमैन्द्रमेकादशकपालम् वैश्वदेवम् वैश्वदेवमेकादशकपालमैन्द्रमैन्द्रमेकादशकपालम् वैश्वदेवम् एकादशकपालम् वैश्वदेवम् वैश्वदेवमेकादशकपालमेकादशकपालम् वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवमेकादशकपालमेकादशकपालम् वैश्वदेवम् द्वादशकपालम् एकादशकपालमित्येकादशकपालम् वैश्वदेवम् द्वादशकपालम् द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् बारहस्पत्यम् बारहस्पत्यम् द्वादशकपालम् वैश्वदेवम् वैश्वदेवम् द्वादशकपालम् बारहस्पत्यम् वैश्वदेवमिति वैश्वादेवम् द्वादशकपालम् बारहस्पत्यम् बारहस्पत्यम् द्वादशकपालम् द्वादशकपालम् बारहस्पत्यम् चरम् चरम् बारहस्पत्यम् द्वादशकपालम् द्वादशकपालम् बारहस्पत्यम् चरम् द्वादशकपालमिति द्वादशकपालम् बारहस्पत्यम् चरम् चरम् बारहस्पत्यम् बारहस्पत्यम् चरम् वैष्णवम् चरम् बारहस्पत्यम् बारहस्पत्यम् चरम् वैष्णवम् चरम् वैष्णवम् वैष्णवम् चरम् चरम् वैष्णवम् त्रकपालन्त्रकपालम् वैष्णवम् चरम् चरम् वैष्णवन्त्रकपालम् वैष्णवन्त्रकपालन्त्रकपालम् वैष्णवम् वैष्णवन्त्रकपालम् तृतीये तृतीये त्रकपालम् वैष्णवम् वैष्णवन्त्रकपालम् तृतीये त्रिकपालम् तृतीये तृतीये त्रिकपालम् त्रिकपालम् तृतीये संवत्सरे संवत्सरे तृतीये त्रिकपालम् त्रिकपालम् तृतीये संवत्सरे त्रिकपालमिति त्रिकपालम् तृतीये संवत्सरे संवत्सरे तृतीये तृतीये संवत्सरे भिजता भिजता संवत्सरे तृतीये तृतीये संवत्सरे भिजता संवत्सरे भिजता भिजता संवत्सरे संवत्सरे भिजता इत्येतैजेता भिजता संवत्सरे संवत्सरे भिजता इत्येता संवत्सर इति संवत्सरे अभिजिता यजेतयजेता भिजिता भिजिता यजेत यद्यजेता भिजिता भिजिता यजेत यद् अभिजितेत्यभिजिताष्टाकपालोऽष्टाकपालो यद्यजेत यजेतयदष्टाकपालः यदष्टाकपालोऽष्टाकपालो यद्यदष्टाकपालो भवति भवत्यष्टाकपालो यद्यदष्टाकपालो भवति अष्टाकपालो भवति भवत्यष्टाकपालोऽष्टाकपालो भवत्यष्टाक्षराष्टाक्षरा भवत्यष्टाकपालोऽष्टाकपालो भवत्यष्टाक्षरा अष्टाकपाल इत्यष्टाकपालः भवत्यष्टाक्षराष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री गायत्र्यष्टाक्षरा भवति भवत्यष्टाक्षरा गायत्री अष्टाक्षरा गायत्री गायत्र्यष्टाक्षराष्टाक्षरा गायत्र्याज्ञेयमाज्ञेयम् गायत्र्यष्टाक्षराष्टाक्षरा गायत्र्याज्ञेयम् अष्टाक्षरेत्यष्टाक्षरा गायत्र्याज्ञेयमाज्ञेयम् गायत्री गायत्र्याज्ञेयम् गायत्रम् गायत्रमाज्ञेयम् गायत्रम् गायत्रमाज्ञेयम् गायत्रम् प्रातःसवनम् प्रातःसवनम् गायत्रमाज्ञेयम् गायत्रम् प्रातःसवनम् गायत्रम् प्रातःसवनम् गायत्रम् प्रातःसवनम् प्रातःसवनम् प्रातःसवनम् प्रातःसवनमिति प्रातः सवनम् प्रातःसवनमेव प्रातःसवनम् प्रातःसवनमेव तेन तेनैव प्रातःसवनम् प्रातःसवनमेव तेन प्रातःसवनमिति प्रातः सवनम् एव तेन तेनैवैव तेन दाधार दाधार तेनैवैव तेन दाधार तेन दाधार दाधार तेन तेन दाधार गायत्रीम् गायत्रीम् दाधार तेन तेन दाधार गायत्रीम् दाधार गायत्रीम् छन्दश्छन्दो गायत्रीम् दाधार दाधार गायत्रीम् छन्दः गायत्रीम् छन्दश्छन्दो गायत्रीम् गायत्रीम् छन्दो यद्यच्छन्दो गायत्रीम् गायत्रीम् छन्दो यद् छन्दो यद्यच्छन्दश्छन्दो यदेकादशकपालः एकादशकपालो यच्छन्दश्छन्दो यदेकादशकपालः यदेकादशकपालः एकादशकपालो यद्यदेकादशकपालो भवति भवत्येकादशकपालो यद्यदेकादशकपालो भवति एकादशाक्षरैकादशाक्षरा भवति भवत्येकादशाक्षरा तृष्टुक् तृष्टुक् एकादशाक्षरा भवति भवत्येकादशाक्षरा तृष्टुक् एकादशाक्षरा तृष्टुक् तृष्टुक् एकादशाक्षरैकादशाक्षरा तृष्टुक् इन्द्रमैन्द्रम् तृष्टुक् एकादशाक्षरैकादशाक्षरा तृष्टुक् इन्द्रम् एकादशाक्षरेत्येकादशाक्षराः त्रिष्टुकैन्द्रमैन्द्रम् त्रिष्टकृष्टकैन्द्रम् त्रैष्टभम् त्रैष्टभमैन्द्रम् त्रिष्टकृष्टकैन्द्रम् त्रैष्टभम् ऐन्द्रम् त्रैष्टभम् त्रैष्टभमैन्द्रमैन्द्रम् त्रैष्टभम् माध्यन्दनम् माध्यन्दनम् त्रैष्टभमैन्द्रमैन्द्रम् त्रैष्टभम् माध्यन्दनम् त्रैष्टभम् माध्यन्दनम् माध्यन्दनम् त्रैष्टभम् त्रैष्टभम् माध्यन्दनकोसवनकोसवनम् माध्यन्दनम् त्रैष्टभम् त्रैष्टभम् माध्यन्दनकोसवनम् माध्यन्दनकोसवनकोसवनम् माध्यन्दनम् माध्यन्दनकोसवनम् माध्यन्दनम् माध्यन्दनकोसवनम् माध्यन्दनम् माध्यन्दनकोसवनम् माध्यन्दनम् सवनम् माध्यन्दनम् माध्यन्दनकोसवनकोसवनम् माध्यन्दनमेवैव माध्यन्दनकोसवनकोसवनम् माध्यन्दनमेव माध्यन्दनमेवैव माध्यन्दनम् माध्यन्दनमेव सवनकोसवनमेव माध्यन्दनम् माध्यन्दनमेव सवनम् एव सवनकोसवनमेवैव सवनम् तेन तेन सवनमेवैव सवनम् तेन सवनम् तेन तेन सवनकोसवनम् तेन दाधार दाधार तेन सवनकोसवनम् तेन दाधार येन दाधार दाधार तेन तेन दाधार त्रिष्टभम् त्रिष्टभम् दाधार तेन तेन दाधार त्रिष्टभम् दाधार त्रिष्टभम् त्रिष्टभम् दाधार दाधार त्रिष्टभम् छन्दश्छन्दस्त्रिष्टभम् दाधार दाधार त्रिष्टभम् छन्दः त्रिष्टभम् छन्दश्छन्दस्त्रिष्टभम् त्रिष्टभम् छन्दो यद्यच्छन्दस्त्रिष्टभम् त्रिष्टभम् छन्दो यद् छन्दो यद्यच्छन्दश्छन्दो यद्वादशकपालो द्वादशकपालो यच्छन्दश्छन्दो यद्वादशकपालः यद्वादशकपालो द्वादशकपालो यद्यद्वादशकपालो भवति भवति द्वादशकपालो यद्यद्वादशकपालो भवति द्वादशकपालो भवति भवति द्वादशकपालो द्वादशकपालो भवति द्वादशाक्षरा द्वादशाक्षरा भवति द्वादशकपालो द्वादशकपालो भवति द्वादशाक्षरा द्वादशकपाल यद्यद्वादशकपालः भवति द्वादशाक्षरा द्वादशाक्षरा भवति भवति द्वादशाक्षरा जगति जगति द्वादशाक्षरा भवति भवति द्वादशाक्षरा जगति द्वादशाक्षरा जगति जगति द्वादशाक्षरा द्वादशाक्षरा जगति वैश्वदेवम् वैश्वदेवम् जगति द्वादशाक्षरा द्वादशाक्षरा जगति वैश्वदेवम् द्वादशाक्षरे द्वादशाक्षरा जगति वैश्वदेवम् वैश्वदेवम् जगति जगति वैश्वदेवम् जागतम् जागतम् वैश्वदेवम् जगति जगति वैश्वदेवम् जागतम् वैश्वदेवम् जागतम् जागतम् वैश्वदेवम् वैश्वदेवम् जागतम् तृतीयसवनम् तृतीयसवनम् जागतम् वैश्वदेवम् वैश्वदेवम् जागतम् तृतीयसवनम् वैश्वदेवमिति वैश्वदेवम् जागतम् तृतीयसवनम् तृतीयसवनम् जागतम् जागतम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनम् तृतीयसवनमिति तृतीयासवनम् तृतीयसवनमेवैव तृतीयसवनम् तृतीयसवनमेव तेन तेनैव तृतीयसवनम् तृतीयसवनमेव तेन तृतीयसवनमिति तृतीयासवनम् एव तेन तेनैवैव तेन दाधार दाधार तेनैवैव तेन दाधार तेन दाधार दाधार तेन तेन दाधार जगतीम् जगतीम् दाधार तेन तेन दाधार जगतीम् दाधार जगतीम् जगतीम् दाधार दाधार जगतीम् छन्दश्छन्दो जगतीम् दाधार दाधार जगतीम् छन्दः जगतीम् छन्दश्छन्दो जगतीम् जगतीम् छन्दो यद्यच्छन्दो जगतीम् जगतीम् छन्दो यद् छन्दो यद्यच्छन्दश्छन्दो यद्बारहस्पत्यो बारहस्पत्यो यच्छन्दश्छन्दो यद्बारहस्पत्यः यद्बारहस्पत्यो बारहस्पत्यो यद्यद्बारहस्पत्यश्चरश्चरद्बारहस्पत्यो यद्यद्बारहस्पत्यश्चरुः बारहस्पत्यश्चरश्चरद्बारहस्पत्यो बारहस्पत्यश्चरद्भवति भवति चरद्बारहस्पत्यो बारहस्पत्यश्चरद्भवति चरद्भवति भवति चरश्चरद्भवति ब्रह्म ब्रह्म भवति चरश्चरद्भवति ब्रह्म भवति ब्रह्म ब्रह्म भवति भवति ब्रह्म वै वै ब्रह्म भवति भवति ब्रह्म वै ब्रह्म वै वै ब्रह्म ब्रह्म वै देवानाम् देवानाम् वै ब्रह्म ब्रह्म वै देवानाम् वै देवानाम् देवानाम् वै वै देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् वै वै देवानाम् बृहस्पतिः देवानाम् बृहस्पतिर्बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्म ब्रह्म बृहस्पतिर्देवानाम् देवानाम् बृहस्पतिर्ब्रह्म बृहस्पतिर्ब्रह्म ब्रह्म बृहस्पतिर्बृहस्पतिर्ब्रह्मैवैव ब्रह्म बृहस्पतिर्बृहस्पतिर्ब्रह्मैव ब्रह्मैवैव ब्रह्म ब्रह्मैव तेन तेनैव ब्रह्म ब्रह्मैव तेन एव तेन तेनैवैव तेन दाधार दाधार तेनैवैव तेन दाधार तेन दाधार दाधार तेन तेन दाधार यद्यद्दाधार तेन तेन दाधार यद् दाधार यद्यद्दाधार दाधार यद्वैष्णवो वैष्णवो यद्दाधार दाधार यद्वैष्णवः यद्वैष्णवो वैष्णवो यद्यद्वैष्णवस्त्रकपालस्त्रकपालो वैष्णवो यद्यद्वैष्णवस्त्रकपालः वैष्णवस्त्रकपालस्त्रकपालो वैष्णवो वैष्णवस्त्रकपालो भवति भवति त्रकपालो वैष्णवो वैष्णवस्त्रकपालो भवति त्रकपालो भवति भवति त्रकपालस्त्रकपालो भवति यज्ञो यज्ञो भवति त्रकपालस्त्रकपालो भवति यज्ञः त्रिकपाल इति त्रिकपालः भवति यज्ञो यज्ञो भवति भवति यज्ञो वै वै यज्ञो भवति भवति यज्ञो वै यज्ञो वै वै यज्ञो यज्ञो वै विष्णुर्विष्णुर्वै यज्ञो यज्ञो वै विष्णुः वै विष्णुर्विष्णुर्वै वै विष्णुर्यज्ञम् यज्ञम् विष्णुर्वै वै विष्णुर्यज्ञम् विष्णुर्यज्ञम् यज्ञम् विष्णुर्विष्णुर्यज्ञमेवैव यज्ञम् विष्णुर्विष्णुर्यज्ञमेव यज्ञमेवैव यज्ञम् यज्ञमेव तेन तेनैव यज्ञम् यज्ञमेव तेन एव तेन तेनैवैव तेन दाधार दाधार तेनैवैव तेन दाधार तेन दाधार दाधार तेन तेन दाधार यद्यद्दाधार तेन तेन दाधारयत् दाधार यद्यद्दाधार दाधार यत्तृतीये तृतीये यद्दाधार दाधार यत्तृतीये यत्तृतीये तृतीये यद्यत्तृतीये संवत्सरे संवत्सरे तृतीये यद्यत्तृतीये संवत्सरे तृतीये संवत्सरे संवत्सरे तृतीये तृतीये संवत्सरे भिजिता भिजिता संवत्सरे तृतीये तृतीये संवत्सरे भिजिता संवत्सरे भिजिता भिजिता संवत्सरे संवत्सरे भिजिता इदिते इदिते भिजिता संवत्सरे संवत्सरे भिजिता इदिते संवत्सर इति संवत्सरे अभिजिता इदिते इदिते भिजिता भिजिता इदिते भिजित्या अभिजित्ये इदिते भिजिता भिजिता इदिते भिजित्ये अभिजितेत्यभिजिता इदिते भिजित्या अभिजित्ये इदिते इदिते भिजित्ये यद्यदभिजित्ये इदिते इदिते भिजित्ये यदु अभिजित्यैयद्यदभिजित्या अभिजित्यैयत्संवत्सरगुण संवत्सरम् यदभिजित्या अभिजित्यैयत्संवत्सरम् अभिजित्या इत्यभिजित्यै यत्संवत्सरगुण संवत्सरम् यद्यत्संवत्सरमुख्यमुख्यगुण संवत्सरम् यद्यत्संवत्सरमुख्यम् संवत्सरमुख्यमुख्यगुण संवत्सरगुण संवत्सरमुख्यम् विभर्ति विभर्त्युख्यगुण संवत्सरगुण संवत्सरमुख्यम् विभर्ति संवत्सरमिति संवत्सरम् मुख्यम् विभर्ति विभर्त्युक्षमुख्यम् विभर्त्येममिमम् विभर्त्युक्षमुख्यम् विभर्त्येमम् विभर्त्येममिमम् विभर्ति विभर्त्येममेवैवेमम् विभर्ति विभर्त्येममेव इममेवैवेममिममेव तेन तेनैवेममिममेव तेन एव तेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकज्ञस्पृणोति स्पृणोति लोकम् तेन तेन लोकज्ञस्पृणोति लोकग्रस्पृणोति स्पृणोति लोकम् लोकग्रस्पृणोति यद्यत् स्पृणोति लोकम् लोकग्रस्पृणोति यद् स्पृणोति यद्यत् स्पृणोति स्पृणोति यद्वितीये द्वितीये यत्स्पृणोति स्पृणोति यद्वितीये यद्वितीये द्वितीये यद्यद्वितीये संवत्सरे संवत्सरे द्वितीये यद्यद्वितीये संवत्सरे द्वितीये संवत्सरे संवत्सरे द्वितीये द्वितीये संवत्सरे यज्ञमद्यगुण संवत्सरे द्वितीये द्वितीये संवत्सरे संवत्सरे एग्निमद्यगुण संवत्सरे संवत्सरे एग्निञ्चिनते चिनुते एग्निगुण संवत्सरे संवत्सरे एग्निञ्चिनते संवत्सर इति संवत्सरे अग्निञ्चिनते चिनुते एग्निमग्निञ्चिनुते एन्तरिक्षमन्तरिक्षम् चिनुते एग्निमग्निञ्चिनुते एन्तरिक्षम् चिनुते एन्तरिक्षमन्तरिक्षम् चिनुते चिनुते एन्तरिक्षमेवैवान्तरिक्षम् चिनुते चिनुते एन्तरिक्षमेव अन्तरिक्षमेवैवान्तरिक्षमन्तरिक्षमेव तेन तेनैवान्तरिक्षमन्तरिक्षमेव तेन एव तेन तेनैवैव तेन स्पृणोति स्पृणोति तेनैवैव तेन स्पृणोति तेन स्पृणोति स्पृणोति तेन तेन स्पृणोति यद्यत् स्पृणोति तेन तेन स्पृणोति यत् स्पृणोति यद्यत् स्पृणोति स्पृणोति यत्तृतीये तृतीये यत् स्पृणोति स्पृणोति यत्तृतीये यत्तृतीये तृतीये यद्यत्तृतीये संवत्सरे संवत्सरे तृतीये यद्यत्तृतीये संवत्सरे संवत्सरे तृतीये संवत्सरे संवत्सरे तृतीये तृतीये संवत्सरे यजते यजते संवत्सरे तृतीये तृतीये संवत्सरे यजते संवत्सरे यजते यजते संवत्सरे संवत्सरे यजते मुममुं यजते संवत्सरे संवत्सरे यजते मुं संवत्सर इति संवत्सरे यजते मुममुं यजते यजते मुमेवैवामुं यजते यजते मुमेव अमुमेवैवामुममुमेव तेन तेनैवामुममुमेव तेन एव तेन तेनैवैव तेन लोकम् लोकम् तेनैवैव तेन लोकम् तेन लोकम् लोकम् तेन तेन लोकग्रस्पृणोति स्पृणोति लोकम् तेन तेन लोकग्रस्पृणोति लोकग्रस्पृणोति स्पृणोति लोकम् लोकग्रस्पृणोत्येतमेतग्रस्पृणोति लोकम् लोकग्रस्पृणोत्येतम् स्पृणोत्येतमेतग्रस्पृणोति स्पृणोत्येतम् वै वा एतग्स्पृणोति स्पृणोत्येतम् वै एतम् वै वा एतमेतम् वै परः परो वा एतमेतम् वै परः वै परः परो वै वै पर आत्नार आत्नारः परो वै वै पर आत्नारः पर आत्नार आत्नारः परः पर आत्नारः कक्षीवान् कक्षीवागु आत्नारः परः पर आत्नारः कक्षीवागु आत्नारः कक्षीवान् कक्षीवागु आत्नार आत्नारः कक्षीवागु औषज औषजः कक्षीवागु आत्नार आत्नारः कक्षीवागु औषजः कक्षीवागु औषज औषधः कक्षीवान् कक्षीवागु औषजो वेदहव्यो वेदहव्य औषजः कक्षीवान् कक्षीवागु औषजो वेदहव्यः कक्षीवानिति कक्षीवानो औषिजो वेदहव्यो वेदहव्य औषिज औषिजो वेदहव्यश्रायसश्रायसो वेदहव्य औषिज औषिजो वेदहव्यश्रायसः वेदहव्यश्रायसश्रायसो वेदहव्यो वेदहव्यश्रायसस्त्रसदस्यस्त्रसदस्यश्रायसो वेदहव्यो वेदहव्यश्रायसस्त्रसदस्युः श्रायसस्त्रसदस्यश्रायसश्रायसस्त्रसदस्य पौरुगुच्छः पौरुगुच्छस्त्रसदस्यश्रायसश्रायसस्त्रसदस्य पौरुगुच्छः प्रसदस्य पौरुगुच्छः पौरुगुच्छस्त्रसदस्यस्त्रसदस्य पौरुगुच्छः प्रजाकामाः प्रजाकामाः पौरुगुच्छस्त्रसदस्यस्त्रसदस्य पौरुगुच्छः प्रजाकामाः पौरुगुच्छः प्रजाकामाः प्रजाकामाः पौरुगुच्छः पौरुगुच्छः प्रजाकामा अचिन्मदाचिन्मद प्रजाकामाः पौरुगुच्छः पौरुगुच्छः प्रजाकामा अचिन्मद पौरुगुच्छैति पौरुगुच्छः प्रजाकामा अचिन्वदाचिन्वद प्रजाकामाः प्रजाकामा अचिन्वद ततस्ततोऽचिन्वद प्रजाकामाः प्रजाकामा अचिन्वद ततः प्रजाकामायिर्प्रजाकामाः अचिन्वदतस्ततोऽचिन्वदाचिन्वद ततो वै वै ततोऽचिन्वदाचिन्वद ततो वै वै ततस्ततो वै ते वै ततस्ततो वै ते वै वै ते सहस्रगो सहस्रगो सहस्रगो सहस्रम् ते वै वै ते सहस्रगो सहस्रम् ते सहस्रगो सहस्रगो सहस्रगो सहस्रम् ते सहस्रगो सहस्रम् पुत्रान् पुत्रान् सहस्रगो सहस्रम् ते सहस्रगो सहस्रम् पुत्रान् सहस्रगो सहस्रम् पुत्रान् पुत्रान् सहस्रगो सहस्रगो सहस्रगो सहस्रम् पुत्रान् विन्दन्ता विन्दन्त पुत्रान् सहस्रगो सहस्रगो सहस्रगो सहस्रम् पुत्रान् विन्दन्त सहस्रगो सहस्रमिति सहस्रम् सहस्रम् पुत्रान विन्दन्त विन्दन्त पुत्रान् पुत्रान विन्दन्त प्रथदे प्रथदे विन्दन्त पुत्रान् पुत्रान विन्दन्त प्रथदे अविन्दन्त प्रथदे प्रथदे विन्दन्त विन्दन्त प्रथदे प्रजया प्रजया प्रथदे विन्दन्त विन्दन्त प्रथदे प्रजया प्रथदे प्रजया प्रजया प्रथदे प्रथदे प्रजया पशुभिः पशुभिः प्रजया प्रथदे प्रथदे प्रजया पशुभिः प्रजया पशुभिः पशुभिः प्रजया प्रजया पशुभिस्ताम् ताम् पशुभिः प्रजया प्रजया पशुभिस्ताम् प्रजयेति प्राजया पशुभिस्ताम् ताम् पशुभिः पशुभिस्ताम् मात्राम् मात्राम् ताम् पशुभिः पशुभिस्ताम् मात्राम् पशुभिरिति पशुभिः ताम् मात्राम् मात्राम् ताम् ताम् मात्रामाप्नोत्याप्नोति मात्राम् ताम् ताम् मात्रामाप्नोति मात्रामाप्नोत्याप्नोति मात्राम् मात्रामाप्नोति याम् यामाप्नोति मात्राम् मात्रामाप्नोति याम् आप्नोति याम् यामाप्नोत्याप्नोति यान्ते ते यामाप्नोत्याप्नोति यान्ते यान्ते ते याम् यान्ते गच्छन्न गच्छन् ते याम् यान्ते गच्छन् ते गच्छन्न गच्छन् ते गच्छन् यो यो गच्छन्ते ते गच्छन् यः अगच्छन् यो यो गच्छन्न गच्छन् य एवमेवम् यो गच्छन्न गच्छन् य एवम् य एवमेवम् यो य एवम् विद्वान् विद्वानेवम् यो य एवम् विद्वान् एवम् विद्वान् विद्वानेवमेवम् विद्वानेतमेतम् विद्वानेवमेवम् विद्वानेतम् विद्वानेतमेतम् विद्वान् विद्वानेतमग्निमग्निमेतम् विद्वान् विद्वानेतमग्निम् एतमग्निमग्निमेतमेतमग्निम् चुनते चुनते अग्निमेतमेतमग्निम् चुनते अग्निम् चिनुते चिनुते अग्निमग्निम् चिनुते चिनुत इति चिनुते प्रजापतिरग्निमग्निम् प्रजापतिः प्रजापतिरग्निमचिनुता चिनुताग्निम् प्रजापतिः प्रजापतिरग्निमचिनुता प्रजापतिरिति प्रजापतिः अग्निमचिनुता चिनुताग्निमग्निमचिनुत ससोचिनुताग्निमग्निमचिनुतसः अचिनुत ससोचिनुता चिनुतस क्षरपविः क्षरपविः सोचिनुता चिनुतस क्षरपविः सक्षरपविः क्षरपविः सक्षरपविर्भूत्वा भूत्वा क्षरपविः सक्षरपविर्भूत्वा क्षरपविर्भूत्वा भूत्वा क्षरपविः क्षरपविर्भूत्वा तिष्ठत् तिष्ठद्भूत्वा क्षरपविः क्षरपविर्भूत्वा तिष्ठत् क्षरपविरिति क्षरपविः भूत्वा तिष्ठत् तिष्ठद्भूत्वा भूत्वा तिष्ठत्वम् दमतिष्ठद्भूत्वा भूत्वा तिष्ठत्वम् अनिष्ठत्वम् दमतिष्ठत् तिष्ठत्वम् देवा देवास्त्वमतिष्ठत् तिष्ठत्वम् देवाः तन्देवा देवास्तन्तम् देवा बिभ्यतो बिभ्यतो देवास्तन्तम् देवा बिभ्यतः देवा बिभ्यतो बिभ्यतो देवा देवा बिभ्यतो नन बिभ्यतो देवा देवा बिभ्यतो न बिभ्यतो नन बिभ्यतो बिभ्यतो नोपोपन बिभ्यतो बिभ्यतो नोप नोपोपन नोपायन्न यन्नुपन नोपायन्न उपायन्न यन्नुपोपायन्ते त आयन्नुपोपायन्ते आयन्ते त आयन्नायन्ते छन्दोभिश्छन्दोभिस्त आयन्नायन्ते छन्दोभि ते छन्दोभिश्छन्दोभिस्ते ते छन्दोभिरात्मानमात्मानम् छन्दोभिस्ते ते छन्दोभिरात्मानम् छन्दोभिरात्मानमात्मानम् छन्दोभिश्छन्दोभिरात्मानम् छादयित्वा छादयित्वात्मानम् छन्दोभिश्छन्दोभिरात्मानम् छादयित्वा छन्दोभिरिति छन्दःभिः आत्मानम् छादयित्वा छादयित्वात्मानमात्मानम् छादयित्वोपच्छादयित्वात्मानमात्मानम् छादयित्वोप छादयित्वोपच्छादयित्वा छादयित्वोपायन्नायन्नपच्छादयित्वा छादयित्वोपायन् उपायन्नायन्नपोपायन् तत्तदायन्नपोपायन् तद् आयन् तत्तदायन्नायन् तच्छन्दसाम् छन्दसाम् तदायन्नायन् तच्छन्दसाम् तच्छन्दसाम् छन्दसाम् तत्तच्छन्दसाम् छन्दस्त्वम् छन्दस्त्वम् छन्दसाम् तत्तच्छन्दसाम् छन्दस्त्वम् छन्दसाम् छन्दस्त्वम् छन्दस्त्वम् छन्दसाम् छन्दसाम् छन्दस्त्वम् ब्रह्म ब्रह्म छन्दस्त्वम् छन्दसाम् छन्दसाम् छन्दस्त्वम् ब्रह्म छन्दस्त्वम् ब्रह्म ब्रह्म छन्दस्त्वम् छन्दस्त्वम् ब्रह्म वै वै ब्रह्म छन्दस्त्वम् छन्दस्त्वम् ब्रह्म वै छन्दस्त्वमिति छन्दः त्वम् ब्रह्म वै वै ब्रह्म ब्रह्म वै छन्दागुंसि छन्दागुंसि वै ब्रह्म ब्रह्म वै छन्दागुंसि वै छन्दागुंसि छन्दागुंसि वै वै छन्दागुंसि ब्रह्मणो ब्रह्मणश्छन्दागुंसि वै वै छन्दागुंसि ब्रह्मणः छन्दागुंसि ब्रह्मणो ब्रह्मणश्छन्दागुंसि छन्दागुंसि ब्रह्मण एतदेतत् ब्रह्मणश्छन्दागुंसि छन्दागुंसि ब्रह्मण एतद् ब्रह्मण एतदेतत् ब्रह्मणो ब्रह्मण एतद्रूपगो रूपमेतद्ब्रह्मणो ब्रह्मण एतद्रूपम् एतद्रूपगो रूपमेतदेतद्रूपम् यद्यद्रूपमेतदेतद्रूपम् यद् रूपम् यद्यद्रूपगो रूपम् यत्कृष्णाजिनम् कृष्णाजिनम् यद्रूपगो रूपम् यत्कृष्णाजिनम् यत्कृष्णाजिनम् कृष्णाजिनम् यद्यत्कृष्णाजिनम् कार्ष्णी कार्ष्णी कृष्णाजिनम् यद्यत्कृष्णाजिनम् कार्ष्णी कृष्णाजिनम् कार्ष्णी कार्ष्णी कृष्णाजिनम् कृष्णाजिनम् कार्ष्णी उपानः उपानहो कार्ष्णी कृष्णाजिनम् कृष्णाजिनम् कार्ष्णी उपानहो कृष्णाजिनमिति कृष्णाजिनम् कार्ष्णी उपानः उपानहो कार्ष्णी कार्ष्णी उपानः उपोपोपानहो कार्ष्णी कार्ष्णी उपानः उप कार्ष्णीति कार्ष्णी उपानः उपोपोपानः उपानः उपमुञ्चते मुञ्चल उपोपानः उपानः उपमुञ्चते उपमुञ्चते मुञ्चल उपोपमुञ्चते छन्दोभिश्छन्दोभिर्मुञ्चल उपोपमुञ्चते छन्दोभिः मुञ्चते छन्दोभिश्छन्दोभिर्मुञ्चते मुञ्चते छन्दोभिरेवैव छन्दोभिर्मुञ्चते मुञ्चते छन्दोभिरेव छन्दोभिरेवैव छन्दोभिश्छन्दोभिरेवात्मानमात्मानमेव छन्दोभिश्छन्दोभिरेवात्मानम् छन्दोभिरिति छन्दः भिः एवात्मानमात्मानमेवैवात्मानम् छादयित्वा छादयित्वात्मानमेवैवात्मानम् छादयित्वा आत्मानम् छादयित्वा छादयित्वात्मानमात्मानम् छादयित्वाग्निमग्निम् छादयित्वात्मानमात्मानम् छादयित्वाग्निमग्निम् छादयित्वा छादयित्वाग्निमुपोपाग्निम् छादयित्वा छादयित्वाग्निमुप अग्निमुपोपाग्निमग्निमुपचरति चरत्युपाग्निमग्निमुपचरति उपचरति चरत्युपोपचरत्यात्मन आत्मनश्चरत्युपोपचरत्यात्मनः चरत्यात्मन आत्मनश्चरति चरत्यात्मनो हिगुंसाया अहिगुंसाया आत्मनश्चरति चरत्यात्मनो हिगुंसायै आत्मनो हिगुंसाया अहिगुंसाया आत्मन आत्मनो हिगुंसायै देवनिधिर्देवनिधिरहिगुंसाया आत्मन आत्मनो हिगुंसायै देवनिधि अहिगुंसायै देवनिधिर्देवनिधिरहिगुंसाया अहिगुंसायै देवनिधिर्वै वै देवनिधिरहिगुंसाया अहिगुंसायै देवनिधिर्वै देवनिधिर्वै वै देवनिधिर्देवनिधिर्वा एष वै देवनिधिर्देवनिधिर्वा एषः देवनिधिरिति देवानिधि वा एष वै वा एष निन्येष वै वा एष नि एष निन्येष एष निधीयते धीयते न्येष एष निधीयते निधीयते धीयते निधीयते यद्यग्धीयते न निधीयते यद् धीयते यद्यग्धीयते धीयते यदग्निरग्निर्यद्धीयते धीयते यदग्निः यदग्निरग्निर्यद्यदग्निरन्येग्निर्यद्यदग्निरन्ये अग्निरन्येग्निरग्निरन्ये वान्येग्निरग्निरन्ये वा अन्ये वा वान्येऽन्ये वा वै वै वान्येऽन्ये वा वै वा वै वै वा वै निधिम् निधिम् वै वा वै निधिम् वै निधिम् निधिम् वै वै निधिमगुप्तमगुप्तम् निधिम् वै वै निधिमगुप्तम् निधिमगुप्तमगुप्तम् निधिम् निधिमगुप्तम् विन्दन्ति विन्दन्त्यगुप्तम् निधिम् निधिमगुप्तम् विन्दन्ति निधिमिति निधिम् अगुप्तम् विन्दन्ति विन्दन्ति गुप्तमगुप्तम् विन्दन्ति नल विन्दन्ति गुप्तमगुप्तम् विन्दन्ति न विन्दन्ति नल विन्दन्ति विन्दन्ति न वा न विन्दन्ति विन्दन्ति न वानन वा प्रति प्रतिवानन वा प्रति वा प्रति प्रतिभा वा प्रतिप्रप्रतिभा वा प्रतिप्र प्रतिप्रप्रप्रतिप्रतिप्रजानादिजानादि प्रप्रतिप्रतिप्रजानाति प्रजानादिजानादि प्रप्रजानात्युखामुखाञ्जानादि प्रप्रजानात्युखाम् जानात्युखामुखाञ्जानादिजानात्युखामोखाञ्जानादिजानात्युखामा मुखामोखामुखामाक्रामदिक्रामत्योखामुखामाक्रामदि आक्रामदिक्रामत्याक्रामत्यात्मानमात्मानम् क्रामत्याक्रामत्यात्मानम् क्रामत्यात्मानमात्मानम् क्रामदिक्रामत्यात्मानमेवैवात्मानम् क्रामदिक्रामत्यात्मानमेव आत्मानमेवैवात्मानमात्मानमेवाधिपामधिपामेवात्मानमात्मानमेवाधिपाम् एवाधिपामधिपामेवैवाधिपाम् कुरुते कुरुते धिपामेवैवाधिपाम् कुरुते अधिपाम् कुरुते कुरुते धिपामधिपाम् कुरुते गुप्त्यै गुप्त्यै कुरुते धिपामधिपाम् कुरुते गुप्त्यै अधिपामित्यधिपाम् कुरुते गुप्त्यै गुप्त्यै कुरुते कुरुते गुप्त्या अथो अथो गुप्त्यै कुरुते कुरुते गुप्त्या अथो गुप्त्या अथो अथो गुप्त्यै गुप्त्या अथो खलु खल्वथो गुप्त्यै गुप्त्या अथो खलु अथो खलु खल्वथो अथो खल्वाहुराहु खल्वथो अथो खल्वाहु अथो इत्यथो खल्वाहुराहु खल खल्वाहुर्ननाहु खल खल्वाहुर्ना आहुर्ननाहुराहुर्नाक्रम्याक्रम्यानाहुराहुर्नाक्रम्या नाक्रम्याक्रम्यानाक्रम्येतीत्याक्रम्याननाक्रम्येति आक्रम्येतीत्याक्रम्याक्रम्येति नैरृति नैरृतीत्याक्रम्याक्रम्येति नैरृति आक्रम्येत्याक्रम्या इति नैरृति नैरृतीति नैरृत्युघोखा नैरृतीति नैरृत्युघा नैरृत्युघोखा नैरृति नैरृत्युघा यद्यदुखा नैरृति नैरृत्युघा यद् नैरृतीति नैरृति खा यद्यदुखो खायदाक्रामेदाक्रामेद्यदुखो खायदाक्रामेद् यदाक्रामेदाक्रामेद्यद्यदाक्रामेन्निरृत्यै निरृत्या आक्रामेद्यद्यदाक्रामेन्निरृत्यै आक्रामेन्निरृत्यै निरृत्या आक्रामेदाक्रामेन्निरृत्या आत्मानमात्मानम् निरृत्या आक्रामेदाक्रामेन्निरृत्या आत्मानम् आक्रामेद्याक्रामेद् निरृत्या आत्मानमात्मानम् निरृत्ये निरृत्या आत्मानमप्यत्यात्मानम् निरृत्ये निरृत्या आत्मानमपि निरृत्यादिजनेहे आत्मानमप्यप्यात्मानमात्मानमपि दध्यादप्यात्मानमात्मानमपि दध्यात् अपि दध्यादध्यादप्यपि दध्यात्तस्मात्तस्माद्दध्यादप्यपि दध्यात्तस्मात् दध्यात्तस्मात्तस्मान्नक्रम्याक्रम्यानक्रम्यान्नाक्रम्या पुरुषशीर्षम् पुरुषशीर्षमाक्रम्यानक्रम्या पुरुषशीर्षम् आक्रम्या पुरुषशीर्षम् पुरुषशीर्षमाक्रम्याक्रम्या पुरुषशीर्षमुपोपपुरुषशीर्षमाक्रम्याक्रम्या पुरुषशीर्षमुप आक्रम्येत्याक्रम्या पुरुषशीर्षमुपोपपुरुषशीर्षम् पुरुषशीर्षमुपदधाति दधात्युपपुरुषशीर्षम् पुरुषशीर्षमुपदधाति पुरुषशीर्षमिति पुरुषाशीर्षम् उपदधाति दधात्युपोपदधाति गुप्त्यै गुप्त्यै दधात्युपोपदधाति गुप्त्यै दधाति गुप्त्यै गुप्त्यै दधाति दधाति गुप्त्या अथो अथो गुप्त्यै दधाति दधाति गुप्त्या अथो गुप्त्या अथो अथो गुप्त्यै गुप्त्या अथो यथा यथाथो गुप्त्यै गुप्त्या अथो यथा अथो यथा यथाथो अथो यथा ब्रूयात् ब्रूयाद्यथाथो अथो यथा ब्रूयात् अथो इत्यथो यथा ब्रूयात् ब्रूयाद्यथा यथा ब्रूयादेतदेतद् ब्रूयाद्यथा यथा ब्रूयादेतद् ब्रूयादेतदेतद् ब्रूयात् ब्रूयादेतन्मे म एतद् ब्रूयात् ब्रूयादेतन्मे एतन्मे म एतदेतन्मे गोपाय गोपाय म एतदेतन्मे गोपाय मे गोपाय गोपाय मे गोपायेतीति गोपाय मे गोपायेति गोपायेतीति गोपाय गोपायेति तादृक् तादृगिति गोपाय गोपायेति तादृगो इति तादृक् तादृगिरीति तादृगेवैव तादृगिरीति तादृगेव तादृगेवैव तादृक् तादृगेव तत्तदेव तादृक् तादृगेव तत् एव तत्तदेवैव तत् प्रजापतिः प्रजापतिस्तदेवैव तत् प्रजापतिः तत्प्रजापतिः प्रजापतिस्तत्तत्प्रजापतिर्वै वै प्रजापतिस्तत्तत्प्रजापतिर्वै प्रजापतिर्वै वै प्रजापतिः प्रजापतिर्वा अथर्वाथर्वा वै प्रजापतिः प्रजापतिर्वा अथर्वा प्रजापतिरिति प्रजापतिः वा अथर्वाथर्वा वै वा अथर्वाग्निरग्निरथर्वा वै वा अथर्वाग्निः अथर्वाग्निरग्निरथर्वाथर्वाग्निरेवै वाग्निरथर्वाथर्वाग्निरेव अग्निरेवैवाग्निरग्निरेव दध्यङ् दध्यङ् एवाग्निरग्निरेव दध्यङ् एव दध्यङ् दध्यङ्गेवैव दध्यङ्गाथर्वण आथर्वणो दध्यङ्गेवैव दध्यङ्गाथर्वणः दध्यङ्गाथर्वण आथर्वणो दध्यङ् दध्यङ्गाथर्वणस्तस्य तस्याथर्वणो दध्यङ् दध्यङ्गाथर्वणस्तस्य आथर्वणस्तस्य तस्याथर्वण आथर्वणस्तस्येष्टगा इष्टगास्तस्याथर्वण आथर्वणस्तस्येष्टगाः तस्येष्टगा इष्टगास्तस्य तस्येष्टगा अस्थान्यस्थानीष्टगास्तस्य तस्येष्टगा अस्थानि इष्टगा अस्थान्यस्थानीष्टगा इष्टगा अस्थान्येतमेतमस्थान्यष्टगा अस्थान्येतम् अस्थान्येतमेतमस्थान्यस्थान्येतगुह हैतमस्थान्यस्थान्येतगुह एतगुह हैतमेतगुह वाव वाव हैतमेतगुह वाव हवाव वावः हवाव तत्तद्वावः हवाव तत् वाव तत्तद्वाव वाव तदृशिरृषिस्तद्वाव वाव तदृशिः तदृशिरृषिस्तत्तदृशिरभ्यनुवाचाभ्यनुवाच ऋषिस्तत्तदृशिरभ्यनुवाच ऋषिरभ्यनुवाचाभ्यनुवाच ऋषिनिऋषिरभ्यनुवाचेन्द्र इन्द्रोऽभ्यनुवाच ऋषिनिऋषिरभ्यनुवाचेन्द्रः अभ्यनुवाचेन्द्र इन्द्रोऽभ्यनुवाचाभ्यनुवाचेन्द्रो दधीचोदधीच इन्द्रोऽभ्यनुवाचाभ्यनुवाचेन्द्रोदधीचः अभ्यनुवाचेत्यभि अनुवाच इन्द्रोदधीचोदधीच इन्द्र इन्द्रोदधीचो अस्थभिरस्थभिर्दधीच इन्द्र इन्द्रोदधीचो अस्थभिः दधीचो अस्थभिरस्थभिर्दधीचोदधीचो अस्थभिरिदीत्यस्थभिर्दधीचोदधीचो अस्थभिरिति अस्थभिरिदीत्यस्थभिरस्थभिरिति यद्यदित्यस्थभिरस्थभिरिति यद् अस्थभिरित्यस्थाभिः इति यद्यदिति यदिष्टगाभिरिष्टगाभिर्यदिति यदिष्टगाभिः यदिष्टगाभिरिष्टगाभिर्यद्यदिष्टगाभिरग्निमग्निमिष्टगाभिरग्निमिष्टगाभिरग्निम् इष्टगाभिरग्निमग्निमिष्टगाभिरिष्टगाभिरग्निम् चिनोति चिनोत्यग्निमिष्टगाभिरिष्टगाभिरग्निम् चिनोति अग्निम् चिनोति चिनोत्यग्निमग्निम् चिनोति सात्मानगोसात्मानम् सात्मानमेवैव सात्मानगोसात्मानमेवाग्निरग्निमेव सात्मानगोसात्मानमेवाग्निम् सात्मानमि सा आत्मानम् एवाग्निमग्निमेवैवाग्निम् चिनुते चिनुतेऽग्निमेवैवाग्निम् चिनुते अग्निम् चिनुते चिनुतेऽग्निमग्निम् चिनुते सात्मा सात्मा चिनुतेऽग्निमग्निम् चिनुते सात्मा चिनुते सात्मा सात्मा चिनुते चिनुते सात्मामुष्मिन्नमुष्मिन् सात्मा चिनुते चिनुते सात्मामुष्मिन् सात्मामुष्मिन्नमुष्मिन् सात्मा सात्मामुष्मिन् लोके लोकेऽमुष्मिन् सात्मा सात्मामुष्मिन् लोके सात्मे दिशा आत्मा अमुष्मिन् लोके लोकेऽमुष्मिन्नमुष्मिन् लोके भवति भवति लोकेऽमुष्मिन्नमुष्मिन् लोके भवति लोके भवति भवति लोके लोके भवति यो यो भवति लोके लोके भवति यः भवति यो यो भवति भवति य एवमेवं यो भवति भवति य एवमेवं यो य एवं वेद वेदैवं यो य एवं वेद एवं वेद वेदैवमेवं वेदशरीरगो शरीरं वेदैवमेवं वेदशरीरं वेदशरीरगो शरीरं वेद वेदशरीरं वै वै शरीरं वेद वेदशरीरं वै शरीरं वै वै शरीरगो शरीरं वा एतदेतद्वै शरीरगो शरीरं वा एतद् वा एतदेतद्वै वा एतदग्नेरग्नेरेतद्वै वा एतदग्नेः एतदग्नेरग्नेरेतदेतदग्नेर्यज्जदग्नेरेतदेतदग्नेर्यद् अग्नेर्यद्यदग्नेरग्नेर्यच्चित्यश्चित्यायदग्नेरग्नेर्यच्चित्यः यच्चित्यश्चित्यो यद्यच्चित्य आत्मात्मा चित्यो यद्यच्चित्य आत्मा चित्य आत्मात्मा चित्यश्चित्य आत्मा वैश्वानरो वैश्वानर आत्मा चित्यश्चित्य आत्मा वैश्वानरः आत्मा वैश्वानरो वैश्वानर आत्मात्मा वैश्वानरो यद्यद्वैश्वानर आत्मात्मा वैश्वानरो यद् ईश्वानरो यद्यद्वै ईश्वानरो वै ईश्वानरो यच्छिते चिते यद्वै ईश्वानरो वै ईश्वानरो यच्छिते यच्छिते चिते यद्यच्छिते वै ईश्वानरं वै ईश्वानरं चिते यद्यच्छिते वै ईश्वानरं चिते वै ईश्वानरं वै ईश्वानरं चिते चिते वै ईश्वानरं जुहोति जुहोति वैश्वानरं चिते चिते वै ईश्वानरं जुहोति वैश्वानरम् जुहोति जुहोति वैश्वानरम् वै ईश्वानरम् जुहोति शरीरमो शरीरम् जुहोति वैश्वानरम् वै ईश्वानरम् जुहोति शरीरम् जुहोति शरीरमो शरीरम् जुहोति जुहोति शरीरमेवैव शरीरम् जुहोति जुहोति शरीरमेव शरीरमेवैव शरीरमो शरीरमेव सद्गुस्कृत्य सद्गुस्कृत्यैव शरीरमो शरीरमेव सद्गुस्कृत्य एव सद्गुस्कृत्य सद्गुस्कृत्यैवैव सद्गुस्कृत्याभ्यारोहत्यभ्यारोहति सद्गुस्कृत्यैवैव सद्गुस्कृत्याभ्यारोहति सद्गुस्कृत्याभ्यारोहत्यभ्यारोहति सद्गुस्कृत्य सद्गुस्कृत्याभ्यारोहति शरीरमो शरीरमभ्यारोहति सद्गुस्कृत्य सद्गुस्कृत्याभ्यारोहति शरीरम् अभ्यारोहति शरीरमो शरीरमभ्यारोहत्यभ्यारोहति शरीरम् वै वै शरीरमभ्यारोहत्यभ्यारोहति शरीरम् वै अभ्यारोहतीत्यभि आरोहति शरीरम् वै वै शरीरमो शरीरम् वा एतदेतद्वै शरीरमो शरीरम् वा एतद् वा एतदेतद्वै वा एतद्यजमानो यजमान एतद्वै वा एतद्यजमानः एतद्यजमानो यजमान एतदेतद्यजमानः संसंयजमान एतदेतद्यजमानः सम् यजमानः सगो संयजमानो यजमानः सद्गुस्कृते कुरुते संयजमानो यजमानः सद्गुस्कृते सद्गुस्कृते कुरुते सगो सद्गुस्कृते यद्यत्कुरुते सगो सद्गुस्कृते यद् कुरुते यद्यत्कुरुते कुरुते यदग्निमग्नि यत्कुरुते कुरुते यदग्निम् यदग्निमग्निं यद्यदग्निं चिनुते चिनुते अग्निं यद्यदग्निं चिनुते अग्निं चिनुते चिनुते एग्निमग्निं चिनुते यद्यच्छिनुते एग्निमग्निं चिनुते यद् चिनुते यद्यच्छिनुते चिनुते यच्छिते चिते यच्छिनुते चिनुते यच्छिते यच्छिते चिते यद्यच्छिते वै ईश्वानरं वै ईश्वानरं चिते यद्यच्छिते वै ईश्वानरं चिते वै ईश्वानरं वै ईश्वानरं चिते चिते वै ईश्वानरं जुहोति जुहोति वैश्वानरं चिते चिते वै ईश्वानरं जुहोति वैश्वानरं जुहोति जुहोति वैश्वानरं वै ईश्वानरं जुहोति शरीरमो शरीरं जुहोति वैश्वानरं वै ईश्वानरं जुहोति शरीरम् जुहोति शरीरमो शरीरं जुहोति जुहोति शरीरमेवैव शरीरं जुहोति जुहोति शरीरमेव शरीरमेवैव शरीरमो शरीरमेव सद्गुस्कृत्य सद्गुस्कृत्यैव शरीरमो शरीरमेव सद्गुस्कृत्य एव सद्गुस्कृत्य सद्गुस्कृत्यैवैव सद्गुस्कृत्यात्मनात्मना सद्गुस्कृत्यैवैव सद्गुस्कृत्यात्मना सद्गुस्कृत्यात्मनात्मना सद्गुस्कृत्य सद्गुस्कृत्यात्मनाभ्यारोहत्यभ्यारोहत्यात्मना सद्गुस्कृत्य सद्गुस्कृत्यात्मनाभ्यारोहति आत्मनाभ्यारोहत्यभ्यारोहत्यात्मनात्मनाभ्यारोहति तस्मात्तस्मादभ्यारोहत्यात्मनात्मनाभ्यारोहति तस्मात् अभ्यारोहति तस्मात्तस्मादभ्यारोहत्यभ्यारोहतस्मात्तस्य तस्य तस्मादभ्यारोहत्यभ्यारोहति तस्मात्तस्य अभ्यारोहतीत्यभि आरोहति तस्मात्तस्य तस्य तस्मात्तस्मात्तस्य न तस्य तस्मात्तस्मात्तस्य न तस्य न तस्य तस्य न वा वलनस्य तस्य न वा वलनावद्यन्ति द्यन्त्यवननावद्यन्ति अवद्यन्ति द्यन्त्यवावद्यन्ति जीवन् जीवन् द्यन्त्यवावद्यन्ति जीवन्नो द्यन्ति जीवन् जीवन् द्यन्ति द्यन्ति जीवन्नेवैव जीवन्त्यन्ति द्यन्ति जीवन्नेव जीवन्नेवैव जीवन् जीवन्नेव देवान् देवानेव जीवन् जीवन्नेव देवान् एव देवान् देवानेवैव देवानप्यपि देवानेवैव देवानपि देवानप्यपि देवान् देवानप्येत्येत्यपि देवान् देवानप्येति अप्येत्येत्यप्यप्येत वैश्वानर्या वैश्वानर्यैत्यप्यप्येत वैश्वानर्या एत वैश्वानर्या वैश्वानर्यैत्येत वैश्वानर्यच्च वैश्वानर्यैत्येत वैश्वानर्यच्च वैश्वानर्यच्च वै ईश्वानर्या वैश्वानर्यच्च पुरीशम् पुरीशम् ऋचा वैश्वानर्या वैश्वानर्यच्च पुरीशम् ऋचा पुरीशम् पुरीशम् ऋचर्चा पुरीशमुपोप पुरीशम् ऋचर्चा पुरीशमुप पुरीशमुपोप पुरीशम् पुरीशमुपदधाति दधात्युपपुरीशम् पुरीशमुपदधाति उपदधाति दधात्युपापदधातीयम् इयम् दधात्युपापदधातीयम् दधातीयम् इयम् दधाति दधातीयम् वै वा इयम् दधाति दधातीयम् वै इयम् वै वा इयमियम् वा अग्निरग्निर्वा इयमियम् वा अग्निः वा अग्निरग्निर्वै वा अग्निर्वै ईश्वानरो वै ईश्वानरो अग्निर्वै वा अग्निर्वै ईश्वानरः अग्निर्वै ईश्वानरो वै ईश्वानरो अग्निरग्निर्वै ईश्वानरस्तस्य तस्य वैश्वानरो अग्निरग्निर्वै ईश्वानरस्तस्य वैश्वानरस्तस्य तस्य वैश्वानरो वै ईश्वानरस्तस्यैशेषादस्य वैश्वानरो वै ईश्वानरस्तस्यैष तस्यैशैषादस्य तस्यैषाचिदिश्चितिरेषादस्य तस्यैषाचिदिः रेषाचिदिश्चितिरेषैषाचितिर्यद्यच्चितिरेषैषाचितिर्यद् चितिर्यद्यच्चिदिश्चितिर्यत्पुरीशम् पुरीषम् यच्चिदिश्चितिर्यत्पुरीशम् यत्पुरीषम् पुरीषम् यद्यत्पुरीषमग्निम् पुरीषम् यद्यत्पुरीषमग्निम् पुरीषमग्निमग्निम् पुरीषम् पुरीषमग्निमेवैवाग्निम् पुरीषम् पुरीषमग्निमेव अग्निमेवैवाग्निमग्निमेव वै ईश्वरनम् वै ईश्वरनमेवाग्निमग्निमेव वै ईश्वरनम् एव वै ईश्वरनम् वै ईश्वरनमेवैव वै ईश्वरनम् चिरते चिरते वैश्वरनमेवैव वै ईश्वरनम् चिरते ईश्वरञ्चिरुदेशैषा चिरुदेवैश्वरम् वै ईश्वरञ्चिरुद एषा चिरुद एषैषा चिरुदेशैषा वै वा एषैषा वा अग्नेरग्नेर्वा एषैषा वा अग्नेः वा अग्नेरग्नेर्वै वा अग्नेः प्रिया प्रियाग्नेर्वै वा अग्नेः प्रिया अग्नेः प्रिया प्रियाग्नेरग्नेः प्रिया धनोस्तनोः प्रियाग्नेरग्नेः प्रिया धनोः प्रियातनोस्तनोः प्रियाप्रियातनोर्यद्यत्तनोर्यद्यत्तनोस्तनोर्यद्वै ईश्वानरो वै ईश्वानरो यत्तनोस्तनोर्यद्वै ईश्वानरः यद्वै ईश्वानरो वै ईश्वानरो यद्यद्वै ईश्वानरः प्रियाम् प्रियाम् वै ईश्वानरो यद्यद्वै ईश्वानरः प्रियाम् ईश्वरः प्रियाम् प्रियाम् वै ईश्वरो वै ईश्वरः प्रियामेवैव प्रियाम् वै ईश्वरो वै ईश्वरः प्रियामेव प्रियामेवैव प्रियाम् प्रियामेवास्यैव प्रियाम् प्रियामेवास्य एवास्यैवैवास्य तनुवम् तनुवमस्यैवैवास्य तनुवम् अस्य तनुवम् तनुवमस्यास्य तनुवमवाव तनुवमस्यास्य तनुवमव तनुवमवाव तनुवम् तनुवमव रुन्धे रुन्धेव तनुवम् तनुवमव रुन्धे अवरुन्धे रुन्धे वावरुन्धे रुन्ध इति रुन्धे अग्नेर्वै वा अग्नेरग्नेर्वै दीक्षया दीक्षया वा अग्नेरग्नेर्वै दीक्षया वै दीक्षया दीक्षया वै वै दीक्षया देवा देवा दीक्षया वै वै दीक्षया देवा दीक्षया देवा देवा दीक्षया दीक्षया देवा विराजम् विराजम् देवा दीक्षया दीक्षया देवा विराजम् विराजम् विराजम् देवा देवा विराजम् आप्नुवन् आप्नुवन् विराजम् देवा देवा विराजम् आप्नुवन् विराजम् आप्नुवन् विराजम् विराजम् आप्नुवन् तिस्रस्तिस्रः आप्नुवन् विराजम् विराजम् आप्नुवन् तिस्रः विराजमिति वीराजम् आप्नुवन् तिस्रस्तिस्रः आप्नुवन् आप्नुवन् तिस्रो रात्रिः रात्रिः तिस्रः आप्नुवन् आप्नुवन् तिस्रो रात्रिः त्रिपदा विराट् विराजम् विराट् विराट् विराजम् आप्नोत्याप्नोति विराजम् विराट् विराट् विराजम् आप्नोति विराट् इति विराट् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति षट्षडाप्नोति विराजम् विराजमाप्नोति षट् विराजमिति वीराजम् आप्नोति षट्षडाप्नोत्याप्नोति षट् रात्रिरात्रिः षड् आप्नोत्याप्नोति षट् रात्रिः षड् रात्रिरात्रिः षट् षड् रात्रिर्दीक्षितोति ईक्षितो रात्रिः षट् षड् रात्रिर्दीक्षितः रात्रिर्दीक्षितोति ईक्षितो रात्रिरात्रिर्दीक्षितस्यात् स्यात् दीक्षितो रात्रिरात्रिर्दीक्षितस्यात् षट् षट् षट् स्यात् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट् षट ऋतवः संवत्सरः ऋतवः संवत्सरः संवत्सर ऋतवः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराजम् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराट्सर इति संवत्सरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराट् विराजमाप्नोति विराडिति वीराट् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति दश दशाप्नोति विराजम् विराजमाप्नोति दश विराजमिति वीराजम् पञ्चदशेति पञ्चादश रात्रीर्दीक्षुतो दीक्षुतो रात्रिरात्रीर्दीक्षुतः स्यात् स्याद्दीक्षुतो रात्रिरात्रीर्दीक्षुतः स्यात् ीक्षुतस्याच्चाद्दीक्षुतो दीक्षुतः स्यात् पञ्चदश पञ्चदश स्याद्दीक्षुतो दीक्षुतः स्यात् पञ्चदश स्यात् पञ्चदश पञ्चदश स्यात् स्यात् पञ्चदश वै वै पञ्चदश स्यात् स्यात् पञ्चदश वै पञ्चदश वै वै पञ्चदश पञ्चदश वा अर्धमासस्यार्धमासस्य वै पञ्चदश पञ्चदश वा अर्धमासस्य पञ्चदशेति पञ्चादश अर्धमासस्यार्धमासस्य वै वा अर्धमासस्य रात्रयो रात्रयोर्धमासस्य वै वा अर्धमासस्य रात्रयः अर्धमासस्य रात्रयो रात्रयोर्धमासस्यार्धमासस्य रात्रयोर्धमासशोर्धमासशो रात्रयोर्धमासस्यार्धमासस्य रात्रयोर्धमासशः अर्धमासस्येत्यर्ध मासस्य रात्रयोर्धमासशोर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः संवत्सरोर्धमासशो रात्रयो रात्रयोर्धमासशः संवत्सरः अर्धमासशः संवत्सरः संवत्सरोर्धमासशोर्धमासशः संवत्सर आप्यद आप्यदे संवत्सरोर्धमासशोर्धमासशः संवत्सरः आप्यदे अर्धमासश इत्यर्धमासाशः संवत्सराप्यद आप्यदे संवत्सरः संवत्सराप्यदे संवत्सरः संवत्सराप्यदे संवत्सरः संवत्सराप्यदे संवत्सरः संवत्सर इति संवत्सरः आप्यदे संवत्सरः संवत्सराप्यद आप्यदे संवत्सरो विराट् विराट् संवत्सराप्यद आप्यदे संवत्सरो विराट् संवत्सरो विराट् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराजम् विराट् संवत्सरः संवत्सरो विराट् विराजम् संवत्सर इति संवत्सरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराट् विराजमाप्नोति विराणिति विराट् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति सप्तदश सप्तदशाप्नोति विराजम् विराजमाप्नोति सप्तदश विराजमिति विराजम् आप्नोति सप्तदश सप्तदशाप्नोत्याप्नोति सप्तदश रात्रि रात्रिः सप्तदशाप्नोत्याप्नोति सप्तदश रात्रिः सप्तदश रात्रि रात्रिः सप्तदश सप्तदश रात्रिर्दीक्षितो दीक्षितो रात्रिः सप्तदश सप्तदश रात्रिर्दीक्षितः सप्तदशेति सप्तदश रात्रिर्दीक्षितो दीक्षितो रात्रि रात्रिर्दीक्षितः स्यात् स्याद्दीक्षितो रात्रि रात्रिर्दीक्षितः स्यात् दीक्षितः स्यात् स्याद्दीक्षितो दीक्षितः स्याद्वादश द्वादश स्याद्दीक्षितो दीक्षितः स्याद्वादश स्याद्वादश द्वादश स्यात् स्याद्वादशमासा मासाद्वादश स्यात् स्याद्वादशमासाः द्वादशमासा मासा द्वादश द्वादशमासाः पञ्च पञ्चमासा द्वादश द्वादशमासाः पञ्च मासाः पञ्च पञ्चमासा मासाः पञ्चर्तवः ऋतवः पञ्चमासा मासाः पञ्चर्तवः पञ्चर्तवः ऋतवः पञ्च पञ्चर्तवः सस ऋतवः पञ्च पञ्चर्तवः सः ऋतवः सस ऋतव ऋतवस्य संवत्सरः संवत्सरः स ऋतव ऋतवस्य संवत्सरः संवत्सरः संवत्सरः संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराजम् विराट् संवत्सरः संवत्सरो विराट् विराजम् संवत्सर इति संवत्सरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराट् विराजमाप्नोति विराडिति वीराड् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति चतुर्विघोषतिम् चतुर्विघोषितमाप्नोति विराजम् विराजमाप्नोति चतुर्विघोषतिम् विराजमिति वीराजम् आप्नोति चतुर्विघोषतिम् चतुर्विघोषितमाप्नोत्याप्नोति चतुर्विघोषतिमोरात्रि रात्रिश्चतुर्विघोषितमाप्नोत्याप्नोति चतुर्विघोषतिमोरात्रीः चतुर्विघोषतिघोरात्रिरात्रिश्चतुर्विघोषतिघोषतिघोरात्रिर्दीक्षितो दीक्षितो रात्रिश्चतुर्विघोषतिमिति चतुर्विघोषतिघोषतिघोषतिघोरात्रिर्दीक्षितः चतुर्विघोषतिमिति दीक्षितः स्यात् स्याद्दीक्षितो दीक्षितः स्याच्चतुर्विघोषतिश्चतुर्विघोषतिः स्याद्दीक्षितो दीक्षितः स्याच्चतुर्विघोषतिः स्याच्चतुर्विघोषतिश्चतुर्विघोषतिः स्यात् स्याच्चतुर्विघोषतिरर्थमासा अर्धमासाश्चतुर्विघोषतिः स्यात् स्याच्चतुर्विघोषतिरर्थमासाः चतुर्विंशतिरर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः संवत्सरो अर्धमासाश्चतुर्विंशतिश्चतुर्विंशतिरर्धमासाः संवत्सरः अर्धमासाः संवत्सरः संवत्सरो अर्धमासाः संवत्सरः अर्धमासा इत्यर्धमासाः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराजम् विराट् संवत्सरः संवत्सरो विराट् विराजम् संवत्सर इति संवत्सरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराट् विराजमाप्नोति विराडिति वीराड् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति त्रिकोशलम् त्रिकोशलमाप्नोति विराजम् विराजमाप्नोति त्रिकोशलम् विराजमिति वीराजम् आप्नोति त्रिकोशलम् त्रिकोशलमाप्नोत्याप्नोति त्रिकोशतकोरात्रि रात्रीस्त्रिकोशलमाप्नोत्याप्नोति त्रिकोशतकोरात्रीः त्रिकोशतमोरात्रीरात्रीस्त्रिकोशतम् त्रिकोशतकोरात्रीर्दीक्षितो दीक्षितो रात्रीस्त्रिकोशतम् त्रिकोशतकोरात्रीर्दीक्षितः रात्रीर्दीक्षितो दीक्षितो रात्रीरात्रीर्दीक्षितः स्यात् स्याद्दीक्षितो रात्रीरात्रीर्दीक्षितः स्यात् दीक्षितः स्यात् स्याद्दीक्षितो दीक्षितः स्यात् त्रिकोशदक्षरा त्रिकोशदक्षरा स्याद्दीक्षितो दीक्षितः स्यात् त्रिकोशदक्षरा स्यात् त्रिकोशदक्षरा त्रिकोशदक्षरा स्यात् स्यात् त्रिकोशदक्षरा विराट् विराट् त्रिकोशदक्षरा स्यात् स्यात् त्रिकोशदक्षरा विराट् त्रिकोशदक्षरा विराट् विराट् त्रिकोशदक्षरा त्रिकोशदक्षरा विराट् विराजम् विराजम् विराट् त्रिकोशदक्षरा त्रिकोशदक्षरा विराट् विराजम् त्रिकोशदक्षरेण त्रिकोशदक्षरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराजमाप्नोति राजमिति वीराजम् आप्नोति मासम् मासमाप्नोत्याप्नोति मासम् दीक्षितो दीक्षितो मासमाप्नोत्याप्नोति मासम् दीक्षितः मासम् दीक्षितो दीक्षितो मासम् मासम् दीक्षितः स्यात् स्याद्दीक्षितो मासम् मासम् दीक्षितः स्यात् दीक्षितः स्यात् स्याद्दीक्षितो दीक्षितः स्याद्यो यः स्याद्दीक्षितो दीक्षितः स्याद्यः स्याद्यो यः स्यात् स्याद्यो मासो मासो यः स्यात् स्याद्यो मासः यो मासो मासो यो यो मासस्य समासो यो यो मासस्य मासस्य समासो मासस्य संवत्सरः संवत्सरः समासो मासस्य संवत्सरः संवत्सरः संवत्सरस्य संवत्सरः संवत्सरः संवत्सरः संवत्सर इति संवत्सरः संवत्सरो विराट् विराट् संवत्सरः संवत्सरो विराट् विराजम् विराजम् विराट् संवत्सरः संवत्सरो विराट् विराजम् संवत्सर इति संवत्सरः विराट् विराजम् विराजम् विराट् विराट् विराजमाप्नोत्याप्नोति विराजम् विराट् विराट् विराजमाप्नोति विराडिति वीराट् विराजमाप्नोत्याप्नोति विराजम् विराजमाप्नोति चतुरश्चतुर आप्नोति विराजम् विराजमाप्नोति चतुरः विराजमिति वीराजम् आप्नोति चतुरश्चतुर आप्नोत्याप्नोति चतुरो मासो मासश्चतुर आप्नोत्याप्नोति चतुरो मासः चतुरो मासो मासश्चतुरश्चतुरो मासो दीक्षितो दीक्षितो मासश्चतुरश्चतुरो मासो दीक्षितः मासो दीक्षितो दीक्षितो मासो मासो दीक्षितः स्यात् स्याद्दीक्षितो मासो मासो दीक्षितः स्यात् दीक्षितः स्यात् स्याद्दीक्षितो दीक्षितः स्यात् चतुरश्चतुरस्याद्दीक्षितो दीक्षितः स्यात् चतुरः स्याच्चतुरश्चतुरस्यात् स्याच्चतुरो वै वै चतुरस्यात् स्याच्चतुरो वै चतुरो वै वै चतुरश्चतुरो वा एतमेतम् वै चतुरश्चतुरो वा एतम् वा एतमेतम् वै वा एतम् मासो मास एतम् वै वा एतम् मासः एतम् मासो मास एतमेतम् मासो वसवो वसवो मास एतमेतम् मासो वसवः मासो वसवो वसवो मासो मासो वसवो बिभरुरबिभरुर्वसवो मासो मासो वसवो बिभरुः वसवो बिभरुरबिभरुर्वसवो वसवो बिभरुस्तेते बिभरुर्वसवो वसवो बिभरुस्ते अबिभरुस्तेते बिभरुरबिभरुस्ते पृथिवीम् पृथिवीम् ते बिभरुरबिभरुस्ते पृथिवीम् ते पृथिवीम् पृथिवीम् ते ते पृथिवीमा पृथिवीम् ते ते पृथिवीमा पृथिवीमा पृथिवीम् पृथिवीमाचयन्न च यन्ना पृथिवीम् पृथिवीमाचयन्न राजयन्न च यन्नादयन् गायत्रीम् गायत्रीमजयन्नादयन् गायत्रीम् अनलिङ्गायत्रीम् गायत्रीमजेन्नलीम् गायत्रीम् छन्दश्छन्दो गायत्रीमजेन्नलीम् गायत्रीम् छन्दः गायत्रीम् छन्दश्छन्दो गायत्रीम् गायत्रीम् छन्दोऽष्टावष्टौ छन्दो गायत्रीम् गायत्रीम् छन्दोऽष्टौ छन्दोऽष्टावष्टौ छन्दश्छन्दोऽष्टौ रुद्रा रुद्रा अष्टौ छन्दश्छन्दोऽष्टौ रुद्राः अष्टौ रुद्रा रुद्रा अष्टावष्टौ रुद्रास्ते ते रुद्रा अष्टावष्टौ रुद्रास्ते रुद्रास्ते ते रुद्रा रुद्रास्ते अन्तरिक्षमन्तरिक्षम् ते रुद्रा रुद्रास्ते अन्तरिक्षम् एन्तरिक्षमन्तरिक्षन्ते ते एन्तरिक्षमान्तरिक्षन्ते ते एन्तरिक्षमा अन्तरिक्षमान्तरिक्षमन्तरिक्षमाजयन्नदयन्नान्तरिक्षमन्तरिक्षमाजयन् आजयन्नदयन्नादयन् तृष्टभम् तृष्टभम् अजयन्नादयन् तृष्टभम् अजयन् तृष्टभम् तृष्टभमजयन्नदयन् तृष्टभम् छन्दश्छन्दस्तृष्टभमजयन्नदयन् तृष्टभम् छन्दः तृष्टभञ्छन्दश्छन्दस्तृष्टभम् तृष्टभम् छन्दो द्वादश द्वादश छन्दस्तृष्टभम् तृष्टभम् छन्दो द्वादश द्वादश छन्दश्छन्दो द्वादशादित्याः आदित्या द्वादश छन्दश्छन्दो द्वादशादित्याः द्वादशादित्याः आदित्या द्वादश द्वादशादित्यास्ते त आदित्या द्वादश द्वादशादित्यास्ते आदित्यास्ते त आदित्या आदित्यास्ते दिवम् दिवम् त आदित्या आदित्यास्ते दिवम् ते दिवम् दिवन्ते ते दिवमादिवन्ते ते दिवमा दिवमादिवन् दिवमादयन्नदयन्नादिवन् दिवमादयन् आदयन्नदयन्नादयन् जगतीम् जगतीमदयन्नादयन् जगतीम् अदयन् जगतीम् जगतीमदयन्नदयन् जगतीम् छन्दश्छन्दो जगतीमदयन्नदयन् जगतीम् छन्दः जगतीम् छन्दश्छन्दो जगतीम् जगतीम् छन्दस्ततस्ततश्छन्दो जगतीम् जगतीम् छन्दस्ततः छन्दस्ततस्ततश्छन्दश्छन्दस्ततो वै वै ततश्छन्दश्छन्दस्ततो वै ततो वै वै ततस्ततो वै ते ते वै ततस्ततो वै ते वै ते ते वै वै ते व्यावृतम् व्यावृतम् ते वै वै ते व्यावृतम् ते व्यावृतम् व्यावृतम् ते ते व्यावृतमगच्छन्नगच्छन् व्यावृतम् ते ते व्यावृतमगच्छन् व्यावृतमगच्छन्नगच्छन् व्यावृतम् व्यावृतमगच्छन् श्रैष्ठ्यम् तिश्रैष्ठ्यमगच्छन् व्यावृतम् व्यावृतमगच्छन् श्रैष्ठ्यम् व्यावृतमिति आवृतम् अगच्छन् श्रैष्ठ्यग्श्रैष्ठ्यमगच्छन्नगच्छन् श्रैष्ठ्यम् देवानाम् देवानागश्रैष्ठ्यमगच्छन्नगच्छन् श्रैष्ठ्यम् देवानाम् श्रैष्ठ्यम् देवानाम् देवानागश्रैष्ठ्यग्श्रैष्ठ्यम् देवानाम् तस्मात् तस्मात् देवानागश्रैष्ठ्यग्श्रैष्ठ्यम् देवानाम् तस्मात् देवानाम् तस्मात् तस्मात् देवानाम् देवानाम् तस्मात् द्वादश द्वादश तस्मात् देवानाम् देवानाम् तस्मात् द्वादश तस्मात् द्वादश द्वादश तस्मात् तस्मात् द्वादश मासो मासो द्वादश तस्मात् तस्मात् द्वादश मासः द्वादश मासो मासो द्वादश द्वादश मासो भृत्वा भृत्वा मासो द्वादश द्वादश मासो भृत्वा मासो भृत्वा भृत्वा मासो मासो भृत्वाग्निमग्निम् भृत्वा मासो मासो भृत्वाग्निम् भृत्वाग्निमग्निम् भृत्वा भृत्वाग्निञ्चिन्वेदचिन्वेदाग्निम् भृत्वा भृत्वाग्निञ्चिन्वेद अग्निञ्चिन्वेदचिन्वेदाग्निमग्निञ्चिन्वेद द्वादश द्वादश चिन्वेदाग्निमग्निञ्चिन्वेद द्वादश चिन्वेद द्वादश द्वादश चिन्वेद चिन्वेद द्वादश मासा मासा द्वादश चिन्वेद चिन्वेद द्वादश मासाः द्वादश मासा मासा द्वादश द्वादश मासाः संवत्सरः संवत्सरो मासा द्वादश द्वादश मासाः संवत्सरः संवत्सरः संवत्सरो मासा मासा संवत्सरः संवत्सरः संवत्सरः संवत्सरो संवत्सरः संवत्सरोऽग्निरग्निः संवत्सरः संवत्सरोऽग्निश्चित्यश्चित्योग्निःसंवत्सरः संवत्सरोऽग्निश्चित्यः संवत्सर इति संवत्सरः अग्निश्चित्यश्चित्योग्निरग्निश्चित्यस्तस्य नस्य चित्योग्निरग्निश्चित्यस्तस्य चित्यस्तस्य रस्य चित्यश्चित्यस्तस्याहोरात्राण्यहोरात्राणि तस्य चित्यश्चित्यस्तस्याहोरात्राणि तस्याहोरात्राण्यहोरात्राणि तस्य तस्याहोरात्राणि इष्टका इष्टका अहोरात्राणि तस्य तस्याहोरात्राणि इष्टकाः अहोरात्राणि इष्टका इष्टका अहोरात्राण्यहोरात्राणि इष्टका आप्तेष्टकमाप्तेष्टकमिष्टका अहोरात्राण्यहोरात्राणि इष्टका आप्तेष्टकम् अहोरात्राणीत्यः रात्राणि इष्टका आप्तेष्टकमाप्तेष्टकमिष्टका इष्टका आप्तेष्टकमेनमेनमाप्तेष्टकमिष्टका इष्टका आप्तेष्टकमेनम् आप्तेष्टकमेनमेनमाप्तेष्टकमाप्तेष्टकमेनम् चिनुते चिनुत एनमाप्तेष्टकमाप्तेष्टकमेनम् चिनुते आप्तेष्टकमित्याप्ता इष्टकम् एनम् चिनुते चिनुत एनमेनम् चिनुते अथो चिनुत एनमेनम् चिनुते चिनुतेथोऽथो चिनुते चिनुतेथो व्यावृतम् व्यावृतमथो चिनुते चिनुतेथो व्यावृतम् अथो व्यावृतम् व्यावृतमथो अथो व्यावृतमेवैव व्यावृतमथो अथो व्यावृतमेव अथो इत्यथो व्यावृतमेवैव व्यावृतम् व्यावृतमेव गच्छति गच्छत्येव व्यावृतम् व्यावृतमेव गच्छति व्यावृतमिति मे आवृतम् एव गच्छति गच्छत्येवैव गच्छति श्रेष्ठग्रश्रेष्ठम् गच्छत्येवैव गच्छति श्रेष्ठम् गच्छति श्रेष्ठग्रश्रेष्ठम् गच्छति गच्छति श्रेष्ठगो समानानागो समानानागश्रेष्ठम् गच्छति गच्छति श्रेष्ठगो समानानाम् श्रेष्ठगो समानानागो समानानागश्रेष्ठग्रश्रेष्ठगो समानानाम् समानानामिति समानानाम्